सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. यथा भूमिस्तथा तोयं, यथा बीजं तथाङ्कुरः, यथा देशस्तथा भाषा, यथा राजा तथा प्रजा. अत्र अद्यतन अस्माकं विषयः अस्ति यथा तथा. अस्मिन् श्लोके यथा तथा इति पदयुगलम् अस्ति. एतत् पदद्वयं साधारणतया युगलं कृत्वा वाक्येषु दृश्यते. इत्युक्ते यथा तथा साधारणतया द्वयोः पदयोः मध्ये वा अथवा द्वयोः वाक्ययोः मध्ये वा सम्बन्धं सूचयति. अपि च आङ्ग्लभाषायां कञ्जङ्क्षन् इति वदामः. इत्युक्ते टु कनेक्ट् टु सेण्टेन्सस् आर् टु क्लासेस्, तस्य उपयोगं कुर्मः. कञ्जङ्क्षन् इत्युक्ते टु कनेक्ट् द टु क्लासेस्, वि यूस् दट्. अपि च अत्र श्लोकस्य अर्थः तु सरलमेव. यस्मिन् कस्मिन्नपि वाक्ये अत्र यदा आगच्छति चेत् साधारणतया तदा पदम् अपि आगच्छति. अत्र यथा भूमिः तथा तोयं, तोयम् इत्युक्ते जलम्. अत्र जियालजिस्ट् अपि तादृशरीत्या एव वदन्ति, तत्र भूमिः सम्यक् अस्ति चेत् जलमपि सम्यक् रुचिकरम् एव भवति. अपि च यथा बीजं तथा अङ्कुरः, आम्रवृक्षात् केवलम् आम्रबीजतः केवलम् आम्रवृक्षः एव आगच्छति. अपि च यथा देशः तथा भाषा. अत्र अपि च वयं जानीमः भारतस्य भारतस्य प्रतिष्ठे द्वे, संस्कृतं संस्कृतिस्तथा. इत्युक्ते यथा देशः तथा भाषा, अपि च तत्रत्याः संस्कृतिः अपि इति वयं जानीमः. अपि च अन्ततो गत्वा अन्यः विषयः अपि अस्ति, यस्मिन् कस्मिन्नपि देशे राजा यादृशरीत्या व्यवहरति तादृशरीत्या एव सर्वे जनाः अपि व्यवहरन्ति, इत्युक्ते तस्य अनुकरणं कुर्वन्ति इति अस्य श्लोकस्य अर्थः. अपि च किञ्चित् भाषाज्ञानमस्ति चेत् ईदृशान् सुभाषितान् वयम् अवगन्तुं शक्नुमः. तदर्थमेव वयम् अत्र प्रयत्नं कुर्मः. अपि च अत्र गते सप्ताहे वयम् अद्यतन, ह्यस्तन, श्वस्तन, पूर्वतन, इदानीन्तन इति पञ्चपदानि, नूतनानि पदानि ज्ञातवन्तः. तत्र तस्मिन्नेव विषये गृहपाठः अपि अस्ति. अत्र प्रथमतया वयं गीतासोपानं पुस्तकतः तत्र कांश्चन अभ्यासाः, केचन अभ्यासाः सन्ति, तत्र तान् अभ्यासान् कुर्मः. अत्र अनानिमस् इव अत्र अस्तु, उषा भगिनी अस्ति इति भाति. अत्र प्रथमतया गीतासोपानपुस्तकात् अभ्यासान् कुर्मः, अवशिष्टान् अभ्यासान् कुर्मः. अत्र भूमा भगिनी, अत्र गीतासोपानं पुस्तकम् अस्ति चेत् सम्यक्, नो चेत् अत्र ह्यः अहं करपत्राणि प्रेषितवती, तत् करपत्रं दृष्ट्वा गते सप्ताहे वयम् अत्र प्रथम बिन्दुं वयं समापितवन्तः. अत्र कोष्टकात् उचितं पदं चित्वा तत् अभ्यासः, सः अभ्यासः अभवत्. द्वितीयम् अभ्यासं कुर्मः अधुना. एतत् सम्भाषणं पूर्णं कुरुत, करोति वा? एतत् सम्भाषणं पूर्णं कुरुत. सुधीरः, गिरीशः ह्यस्तनपाठं लिखितवान् वा? गिरीशः, आं महोदय, ह्यस्तनपाठम् अहं लिखितवान्. सुधीरः, अधुना किं करोषि? गिरीशः, अधुना अहं श्वस्तनपाठस्य सज्जतां करोमि. भवान् किं करोति? उत्तमम्. अत्र भगिनी करोषि किमर्थमस्ति? किरोषि त्वं यदि मध्यमपुरुष सतीशवाचे अस्मि मध्यमपुरुष एकवचनं. स्वागतं महोदय. वदतु भगिनि. मध्यमपुरुषः तदर्थम् एकवचने अतः करोषि. अग्रिमे पुटे अपि इतोपि वाक्यानि सन्ति इति भाति. अतीव सरलं किम् आसीत्? अत्र अग्रिमे पुटे तत्र सुधीरयोः सम्भाषणं वाक्यद्वयम् इतोपि अस्ति तत्रापि करोतु. एतत् सम्भाषणं पठित्वा प्रश्नान् उत्तराणि लिखत. गोविन्द अत्र अत्र अहं तत्र सुधीरः वदति अहं रिक्तस्थलमस्ति पाठं लिखामि. तत्र भवती जानाति एव सम्यक्, चिन्ता मास्तु. तत्र अहं अद्यतनपाठं श्वस्तनपाठं लिखामि, अद्यतनपाठं लिखामि. गिरिशः शोभनं लिखतु, अहं गच्छामि. अत्र शोभनम् इत्युक्ते किं? सम्यक् शोभनं, गुड् गुड् उत्तमं. शोभनम् इति नूतनं पदम् अस्माकं कृते. अत्र साधारणतया उत्तमं, समीचीनं, सम्यक् एतादृशानि पदानि योजयामः, परन्तु अत्र शोभनम् इति दत्तमस्ति. अस्तु, अग्रिमं सम्भाषणं. शुभम् इत्युक्ते अहं चिन्तयामि शुभस्य भावः एव शोभा भवति, परन्तु अत्र शोभनम् इति दत्तमस्ति. ओके, अस्तु, पदं कथं निष्पन्नम् इति अग्रे यथा चिन्तयामः. अत्र सम्भाषणम् अन्यत् सम्भाषणम् अस्ति. अत्र अत्र इदं सम्भाषणम् अत्र गीताञ्जलिभगिनी भवती अपि पठतु. अत्र श्यामः, गीताञ्जलिभगिनी अपि च भूमाभगिनी, गोविन्दः. आम् आं भगिनि, एतत् सम्भाषणं पठित्वा प्रश्नानाम् उत्तराणि लिखत श्यामः. गोविन्द, भवतः अद्य परीक्षा आसीत् किम्? आम् आसीत्, ततः एव आगच्छामि. अद्यतनपरीक्षापत्रं कथम् आसीत्? अतीवसरलमासीत्. एवं वा, पूर्वतनपरीक्षापत्रं कथम् आसीत्? तत्तु कठिनमासीत्. अहम् अधुना इदानीन्तनकार्यार्थं पत्रालयं गच्छामि. गच्छतु. भवान् श्वस्तनपरीक्षायाः सज्जतां कदा करिष्यति? सायंकाले करिष्यामि, अधुना गच्छामि. अतीव सरलम् अद्यतनपरीक्षापत्रम् आसीत्. कठिनं किम् आसीत्? कठिनं पूर्वतनपरीक्षापत्रम् आसीत्. पत्रालयं किमर्थं गच्छति? पत्रालयम् अहं इदानीन्तनकार्यार्थम् गच्छामि. कस्याः सज्जतां सायङ्काले करिष्यति? सायङ्काले अहं श्वस्तनपरीक्षायाः सज्जतां करिष्यामि. क्षम्यताम्. उत्तमम्. अत्र सज्जता इत्युक्ते गेट् रेडि, गेट् इट् प्रिपेर्ड्, सिद्धता. सज्जा भवामि अहम्, अथवा अहं सिद्धा भवामि इति तत्र स्त्रीलिङ्गे वदामश्चेत् अत्र सज्जता इति पदमस्ति, तल् प्रत्ययान्तरूपम् अस्ति. अपि च अत्र वयम् अवगतवन्तः अत्र किञ्चित् किमपि काठिन्यं नास्ति. अद्यतन ह्यस्तन श्वस्तन अद्यतनपरीक्षापत्रं श्वस्तनपरीक्षापत्रम् इदानीन्तनकार्यम् अत्र समस्तपदानि एतानि. अत्र परीक्षापत्रम् इति नपुंसकलिङ्गपदमस्ति इति कृत्वा कठिनं सरलम् इति पदानि अपि नपुंसकलिङ्गे एव तत्र दत्तानि. अपि च इतोपि किमस्ति, अग्रिमम् अभ्यासं सतीश् महोदय भवान् करोति वा, अधो निर्दिष्टानां निर्दिष्टपदानां प्रयोगेण वाक्यानि वदत, किञ्चित् प्रयत्नं करोति वा महोदय? अत्र अस्ति वा महोदय? अत्र पदानि केवलं पदानि दत्तानि. महोदय करोति वा? नो चेत् तत्र रघुपतिचार्य महोदय भवान् प्रयत्नं करोतु अत्र पदानि स्वीकृत्य. अद्यतनकार्यम् अद्यतनकार्यम् अद्य एव करणीयम्. ओके. ह्यस्तनपाठं ह्यस्तनपाठं ह्यस्तनपाठस्य अभ्यासं सम्यक् करणीयम्. श्वस्तनपाठस्य अभ्यासं सम्यक् करणीयम्. श्वस्तननाटकं श्वस्तननाटकं श्वस्तननाटकं कथमासीत्? सोरि ह्यस्तन सोरि श्वस्तन नाटकं द्रष्टुं कः आगच्छति? अत्र अत्र अहं चिन्तयामि ह्यस्तन ह्यस्तन इति अस्ति चेत् तत्र साधारणतया क्रियापदं भूतकालार्थे यदा कदापि सर्वदा तथा न भवति, भूतकालार्थे भवति. ह्यस्तन अस्ति चेत् श्वस्तन श्वस्तन अस्ति चेत् साधारणतया क्रियापदं लृट्लकारे भविष्यत्कालरूपम् आगच्छति. तथा एव अत्र अद्यतन इति वदामश्चेत् वर्तमानकालरूपं योजयामः. साधारणतः सर्वदा तथा न भवति इति नास्ति. इदानीन्तन वदतु महोदय. इदानीन्तनसूचना इदानीन्तनसूचना अस्तु किम् अस्ति? इदानीन्तनसूचनां किमपि इदानीन्तनसूचना इति स्त्रीलिङ्ग अस्ति वा? आं महोदय, सूचना स्त्रीलिङ्ग. अहं प्रयत्नं करोमि. इदानीन्तनसूचनां शृणोतु. इदानीन्तनसूचनां शृणोतु. सम्यक् भगिनि. सूचनां शृणोतु. सूचना इत्युक्ते इन्स्ट्रक्षन्. इदानीन्तनसूचनां पालयतु पालयतु आचरतु शृणोतु. अस्तु महोदय, धन्यवादः. अग्रिमपुटे किम् अस्ति इति एकवारं तृतीयं करपत्रम् अथवा गीतासोपानं पुस्तके एव तत्र वंशीसुधा भगिनी भवती करोति वा अत्र? नमस्ते नमस्ते भगिनि. नमस्ते भगिनि, स्वागतम्. अत्र अत्र कोष्टकमस्ति, कोष्टके तत्र कानिचन पदानि सन्ति. एतेषां पदानां योजनेन वयं सम्यक् रीत्या अत्र दशवाक्यानि लेखितुं शक्नुमः. प्रयत्नं करोतु. आम्, कोष्टकस्य साहाय्येन दशवाक्यानि रचयत. सः अद्यतनसमाचारं पठति. अद्यतन इति वर्तमानकाले अस्ति चेत् पठति इति सम्यक् अस्ति भगिनि? अद्यतन पठति. सः पूर्वतनसमाचारं पठितवान्. सा यदा अनन्तरं सा पूर्वतनसमाचारं पठितवती. सा पठितवती. उत्तमम्. अत्र सः पूर्व इतोपि चिन्तनं कुर्मः. पूर्वतनसमाचारं पठति इति सम्यक् न भवति वा? पूर्वतनस्य समाचारं. अत्र पूर्वतनसमाचारम् एकमेव पदम् इत्युक्ते समस्तपदं कृत्वा लेखनीयं. तत्र पूर्वतन इति भिन्नपदं, समाचारः इति भिन्नपदं. परन्तु अत्र अस्माकं कृते समस्तपदं कृत्वा दत्तमस्ति. तत्र विभक्तेः लोपः जातः इति अहं चिन्तयामि. परन्तु अत्र पूर्वतनसमाचारं पठति इति अपि समीचीनमेव. परन्तु पूर्वतन इति इत्युक्ते अत्र भूतकालार्थे भवति वा? केवलं भूतकालार्थे भवति वा? नो चेत् वर्तमानकाले अपि भवति, भवितुं शक्नोति भगिनि. त्रीणि काले एव भवितुं शक्नोति. त्रिषु काले त्रिषु कालेषु भवितुम् अर्हति. प्रयोगम् भवितुम् अर्हति. सः श्वस्तनसमाचारं अधुना पठति. पठिष्यति. श्वस्तनसमाचारम् इत्युक्ते भविष्यत्कालरूपं भवति इत्युक्ते यतोहि पठिष्यति. श्वस्तनसमाचारम् इत्युक्ते तदा सर्वदा पठिष्यति एव भवति. श्वस्तनसमाचारम् इत्युक्ते इदानीं पर्यन्तं न तत् समाचारः न आगतः. आगतः. आम्. सः इदानीन्तनसमाचारं पठति या पठितवान् अपि भवितुम् अर्हति? पुनः पुनः वदतु तदेव. सः इदानीन्तनसमाचारं पठति अथवा पठितवान् अपि भवितुम् अर्हति भगिनि? अथवा पठति. सः ह्यस्तनसमाचारं पठितवान्, पठति अथवा पठिष्यति अपि शक्नोति भगिनि? ह्यस्तनसमाचारं पठिष्यति. पठिष्यति भवति वा? अस्तु. यदि अहं ह्यस्तन गृहपाठं करिष्यामि इति वक्तुं शक्यते भगिनि? ह्यस्तनगृहपाठं करिष्यामि. अस्तु, सम्यक्. अनन्तरम् अत्र भगिनि एकः विषयः अहं वक्तुं शक्नोमि. पूर्वस्मिन् कक्षायाः होलिकोत्सवः कथा बहु सम्यक् अस्ति. भवती बहूनि व्याकरणविषये उक्तवती. सर्वे अपि बहु सम्यक्, सर्वे छात्राः बहु सम्यक् उक्तवन्तः. धन्यवादः भगिनि, बहु सम्यक् अस्ति. इदानीम् अहं अहं बहु श्रुतवती, अतः एव वदति भगिनि. वदन्ती अस्मि. धन्यवादः भगिनि. अनन्तरम् अत्र दशवाक्यानि अभवत् वा? अत्र दशवाक्यानि न अभवत् भगिनि. सा अति अस्ति. सा अति प्रयोगः कुर्मः चेत् पठितवती क्रियापदस्य उपयोगं कर्तुं शक्यते चेत् पञ्चवाक्यानि आगमिष्यन्ति इति अहं चिन्तयामि. करोतु. सा अद्यतनसमाचारं पठति अथवा पठिष्यति. सा पूर्वतनसमाचारं पठितवती अथवा सा पूर्वतनसमाचारं पठति. सा श्वस्तनसमाचारं पठिष्यति. सा इदानीन्तनसमाचारं पठति अथवा पठितवती. स्या ह्यस्तनसमाचारं पठितवती अथवा पठति अथवा पठिष्यति. ह्यस्तनसमाचारं पठति. सा ह्यस्तनसमाचारं पठितवती. ह्यस्तनसमाचारं पठिष्यति. सम्यक् एव. धन्यवादः. धन्यवादः भगिनि. अनन्तरम् अत्र सतीश् महोदय, भवान् करोति वा अत्र? शृणोमि अपि, किञ्चित् कालेन न आगतः. आगामिकक्षायाम् अहं वदिष्यामि. अस्तु महोदय, अस्तु, चिन्ता मास्तु. अत्र अत्र भूमा भगिनी भवती करोति वा? आं भगिनि. कोष्ठके स्थितान् शब्दान् उपयुज्य यतोदाहरणं वाक्यानि लिखत. गान्धारः, कन्दहार्, लवपुरं, लाहोर्, भाग्यनगरं, हैदराबाद्, कर्णावती, अहमदाबाद्, लक्ष्मणपुरं, लखनौ, पाटलीपुत्रं, पट्ना. उदाहरणं इन्द्रप्रस्थं, देहली. इन्द्रप्रस्थस्य इदानीन्तननाम देहली. देहल्याः पूर्वतननाम इन्द्रप्रस्थम्. अत्र अहम् एकं वक्तुमिच्छामि. देहली इति दत्तमस्ति, कोऽपि जानाति वा तस्य अर्थः कः? देहली, देह त्रिशोल्. डेल्ली. डेल्ली. अधुना इदानीन्तननाम डेल्हि, न्यूडेल्हि. परन्तु अत्र देहली, देहली इति पदं संस्कृतपदम्. अत्र देहली इत्युक्ते आङ्ग्लभाषायां थ्रेशोल्ड् आर् आफ् ए डोर् अत्र इति वदामः. देहली संस्कृतभाषायां देहली दीपन्यायः इति एकः न्यायः अस्ति. इत्युक्ते यदि वयं देहल्याम् एकं दीपं स्थापयामश्चेत् तत्र बहिः अपि अन्तः अपि तस्य कान्तिः प्रज्वलति. तेन वयं सम्यक् रीत्या कार्यं कर्तुं शक्नुमः. तत्र इत्युक्ते एकं कार्यं कुर्मः चेत् तेन बहूनि प्रयोजनानि लभ्यन्ते इति तस्य अर्थः. देहलीदीपन्यायः इति एकः न्यायः अस्ति. देहली इत्युक्ते एण्ट्रन्स् आफ् ए हौस्. सा एव अत्र इदानीं डेल्हि इति अभवत्. तस्य पूर्वतननाम देहली, परन्तु अत्र देहल्याः पूर्वतननाम इन्द्रप्रस्थम्. अस्तु, करोतु भगिनि. गान्धारस्य इदानीन्तननाम कन्दहार्. कन्दहारनगरस्य पूर्व. भगिनि, अत्र कन्दहार् इति देशः. ओ, देशः. कन्दहार् देशस्य पूर्वतननाम गान्धारः. लवपुरस्य इदानीन्तननाम लाहोर्. लाहोर् नगरस्य पूर्वतननाम लवपुरम्. उत्तमम्. अत्र इदानीं गीताञ्जलि भगिनी भवती करोतु. भाग्यनगरं हैदराबाद्. भाग्यनगरस्य इदानीन्तननाम हैदराबाद्. हैदराबाद्यस्य पूर्वतननाम भाग्यनगरम्. हैदराबाद्, तत्र नाम किञ्चित् नूतनमस्ति, अतः हैदराबाद् नगर नगरस्य नगरं हैदराबाद् नगरम् इति वदामश्चेत् इतोपि सम्यक् भवति. भाग्यनगरस्य इदानीन्तननाम हैदराबाद् नगरं, हैदराबाद् नगरस्य पूर्वतननाम भाग्यनगरम्. कर्णावत्याः इदानीन्तननाम अहमदाबाद् नगरम्, अहमदाबाद् नगरस्य पूर्वतननाम कर्णावती. उत्तमम्. अधुना अत्र वंशसुधा भगिनी भवती करोतु अग्रिमपदद्वयम्. आं महोदय. लक्ष्मणपुरस्य लक्ष्मणपुरं लक्नौ, लक्ष्मणपुरस्य इदानीन्तननाम लक्नौ, लक्नौ नगरस्य पूर्वतननाम लक्ष्मणपुरं. सम्यक्. पाटलीपुत्रस्य इदानीन्तननाम पाट्ना, पाट्नानगरस्य पूर्वतननाम पाटलीपुत्रम्. पाटलीपुत्र भवती जानाति वा पूर्वमेव एतानि नामानि? केचन नामानि अहं जानामि भगिनि, परन्तु लक्ष्मणपुरं लक्नौ अहं न जानामि. इन्द्रप्रस्थं दिल्ली अहं जानामि. लाहोर् इत्युक्ते लवपुरं, लवपुरं अहं न जानामि. लवकुश तत्रैव आसीत्. ओ ओ अतः लवपुरम् अस्ति. ओ अहमपि न जानामि लखनौ इत्युक्ते लक्ष्मणपुरं तथा एव. पाटलीपुत्रम् अहं श्रुतवती, परन्तु पाटलीपुत्रम् इत्युक्ते पाट्ना इति अहं न जानामि. परन्तु एतत् सर्वं पठनानन्तरमेव अहम् अवगतवती. भगिनी पट्ना, पट्ना सम्यक् इत्युक्ते पाट्ना, पट्ना, पट्ना, पट्ना, पट्ना, पट्ना एव पाणिनेः लाहोर् पाणिनितः, तत्र लाहोर्तः पट्ना एव, अत्र पट्ना एव दत्तमस्ति. पाट्ना तत्र दीर्घ आकारः. इदानीं पाट्ना, इदानीं पाट्ना अभवत्, इदानीं पाट्ना. मम पुस्तक पटना, पट्ना एव अस्ति, पुरातन पट्ना एव आसीत्, इदानीं किञ्चित् अपभ्रंशं अभवत् इति. पाठन पार्श्वे पाट्ना आसीत्. अस्तु, अत्र अत्र केवलं पट्ना एव लिखितमस्ति यथा महोदयः उक्तवान्. इदानीन्तनकाले तस्य नाम पाट्ना अभवत्. अस्तु, अधुना वयम् अत्र अभ्यासपुस्तकं प्रति गच्छामः एकवारं. तत्र अन्यानि नूतनानि पदानि सन्ति. गत, आगामि इति पदद्वयमस्ति तत्रापि. अत्र गत इति पदं योजयित्वा वाक्यरचनां कर्तुम् इच्छामश्चेत् तदा भूतकालार्थे क्रियापदं सम्भवति. आगामि इति पदं योजयित्वा वदामश्चेत् भविष्यत्काले क्रियापदं सम्भवति. अधुना तम् अभ्यासं कुर्मः. अधुना अत्र रघुपताचार्यमहोदय भवान् करोतु अत्र वाक्यानि. भगिनी पृष्ठसङ्ख्या गत अपि च आगामि. गतमासे निर्वाचनम् आसीत्. गतदिने मम गृहे अतिथिः आसीत्. गतसप्ताहे निर्वाचनम् आसीत्. गतवर्षे मम अतिथि गतवर्षे मम गृहे अतिथिः आसीत् आगामि कथं पुटे पञ्चपञ्चाशत्तमे पुटे महोदय 21.1 पञ्चपञ्चाशत्तमे वदतु महोदय निर्वाचनम् इत्युक्ते किं भगिनि इलेक्शन् इलेक्शन् निर्वाचनम् हिन्दी अपि अस्ति तदेव अस्ति निर्वाचन निर्वाचनकार्यालय निर्वाचनकार्यालय न इति अकार अस्ति गतवर्षे मम गृहे अतिथिः आसीत् अतिथयः आसन् इति आगामि वयं तत्र वाक्यानि रचनीयानि वा अत्र भवान् अत्र गत योजयित्वा चत्वारि वाक्यानि लिखितवान् भवान् अधुना धन्यवादः महोदय अधुना भूमा भगिनी भवती करोतु आगामि योजयित्वा आगामिवर्षे अहं प्रवासार्थं भारतदेशं गच्छामि गमिष्यामि आगामिमासे चित्रमन्दिरे बहु सुन्दरचित्रं दर्शयिष्यन्ति आगामिसप्ताहे अहं संस्कृतभाषां सम्यक् पठामि पठिष्यामि अस्तु आगामिपर्वदिने सर्वे देवालयं गत्वा कोलाहलेन पूजां करिष्यन्ति पर्वदिने अर्थं किम् वदतु भगिनि पर्वदिने पर्वदिने सर्वे इत्युक्ते किं पर्वदिने फेस्टिवल् आन् फेस्टिवल् फेस्टिवल् डे पर्वदिने सर्वे जनाः देवालयं गत्वा पूजां विशेषपूजां करिष्यन्ति अत्र पश्यतु मासे दिने सप्ताहे वर्षे मासे सप्ताहे पर्वदिने तत्र तेषां पदानाम् एतेषां पदानां विभक्तिः का सप्तमी विभक्ति वचनम् एकवचनं किमर्थं सप्तमी विभक्तौ अस्ति कार्यक्रमाः अत्र कुत्र कदा अत्र प्रश्नवाचकवाक्यं लिखतु आगामिवर्षे अत्र अहं किं वदामि किं पृच्छामि इत्युक्ते तत्र गतमासे निर्वाचनम् आसीत् इति वाक्यमस्ति प्रश्नवाचवाक्यं रचयतु गतमासे किम् आसीत् किम् आसीत् इत्युक्ते सम्यक् एव किम् आसीत् परन्तु अत्र उत्तरं गतमासे इति भवतु अत्र किम् आसीत् इत्युक्ते निर्वाचनम् आसीत् इति उत्तरं भवति परन्तु गतमासे इति निर्वाचनं कदा आसीत् निर्वाचनं कदा आसीत् अपि च अत्र प्रश्नवाचकवाक्यानि लेखितुमिच्छामश्चेत् तत्र सर्वदा कदा इति पदं योजयित्वा वक्तव्यं कदा इति पदं योजयित्वा वदामश्चेत् तत्र साधारणतया सप्तमीविभक्तेः उपयोगम् एव कुर्मः उत्तमम् अपि च अत्र आसीत् इति पदमस्ति आसीत् इति पदस्य विषये वदतु आसीत् लङ् लकारे प्रथमपुरुषः कस्य पदस्य लङ् रूपम् अस् दातु नास्तहतोः अस्ति इति अकर्मकक्रियापदं सुन्दरम् अकर्मकक्रियापदम् अतः तद् तस्मिन् वाक्ये कर्मपदं नास्ति. अत्र इत्युक्ते भूतकालार्थे अस्ति वाक्यम्. अत्र भूतकालः इति वदामश्चेत् तत्र भूत इति पदमस्ति. वंशीसुधाभगिनी वदतु, भूत इति पदस्य रूपं किम्? भूत इति अहं चिन्तयामि ताप्रत्यय भवति बहु भगिनि. भूत तत्प्रत्ययः ताप्रत्ययः क्ताप्रत्ययान्तरूपम्. अत्र भूधातोः क्ताप्रत्ययान्तरूपं भूत भूतकालः इत्युक्ते भूतकालः तत्र नाम एव वदति. किं वदति? भूत इत्युक्ते तत् भूत इति नाम तत्र क्ताप्रत्ययान्तरूपं क्ताप्रत्ययान्तरूपं सर्वदा भूतकालार्थे एव भवति. अतः भूतकालः अनुवर्तन अनुवर्तार्थ अर्थ अपि भूत इति स्पिरिट् कन्नड. अपि च वर्तमान वर्तमानकालः इति पदमस्ति. वर्तमानकालः तस्मिन् वर्तमान इत्यस्मिन् विषये वदतु किञ्चित्. वर्तमान वर्तते इति पदस्य आत्मनेपदीयस्य पदेः धातोः शानक् प्रत्ययः भवति. सुन्दरम्. इत्युक्ते अत्र धातुः अस्ति वृत् धातुः, आत्मनेपदी धातुः. यथा भवती उक्तवती वर्तते वर्तेते वर्तन्ते इति रूपाणि भवन्ति, परन्तु वर्तमान इति साधारणतया यदि परस्मैपदमस्ति चेत् शत्रन्तरूपाणि भवन्ति. परस्मैपदी पदीनां कृते शत्रन्तरूपाणि इव आत्मनेपदीनां कृते साणजन्तरूपाणि भवन्ति. वर्तमान वर्तमान इत्युक्ते कण्टिन्यूस् इट् हेस् बिन् इट् इस् हेपनिङ्ग् तन्न नाम एव वदति वर्तमानकालः. इदानीं वदतु भगिनि. भगिनि एकः प्रश्नः, यदि शत्रुप्रत्ययान्ते अहं योजयित्वा मा तत्र एकं कार्यम् अथवा द्वे एकं कार्यं विना अन्यानि कार्याणि भवन्ति चेत् शत्रुप्रत्ययान्ते योजयित्वा, परन्तु शानच् प्रत्यये अपि तथैव भवति भगिनि? तदेव तदेव, परन्तु इत्युक्ते एकस्मिन् एव समये कार्यद्वयं सम्भवति चेत् शत्रुप्रत्ययं योजयित्वा वदामः. अहं पठन्ती पश्यामि, सः गच्छन् शृणोति इति तत्र एकस्मिन् एव समये कार्यद्वयं सम्भवति चेत् शत्रुप्रत्ययः. परस्मैपदीनां कृते शत्रुप्रत्ययः, आत्मनेपदीनां कृते शाणजन्तरो. वर्तमानकालः इति तत्र शाणजन्तरूपं, तत् पदं शाणजन्तरूपम्. अपि च भविष्यत् कालः इत्युक्ते अत्र भूधातोः रूपमेव तत्र लृट्लकाररूपं भविष्यत् कालः. अपि च अत्र इतोपि किं वदामः इत्युक्ते अस्धातोः महोदय आचार्य महोदय भवान् वदतु अत्र अस्धातोः भविष्यत्कालरूपं किम्? भविष्यत् अस्धातोः भविष्यति भविष्यति. भूधातोः भूधातोः भविष्यत्काल अस्ति भविष्यति एव भविष्यति एव. इत्युक्ते अत्र अस्धातोः स्वस्य भविष्यत्कालरूपं नास्ति. अतः अस्धातोः भविष्यत्कालरूपम् अपि भविष्यति, भूधातोः रूपम् अपि भविष्यति एव. यथा भवान् उक्तवान् अस्तेर्भूः इति सूत्रेण आर्धधातुकुलकारे परे तत्र धात्वादेशः भवति. धात्वादेशः उत्तमम्. अनन्तरम् अत्र इतोपि किमस्ति, आगामी भगिनी, भूमा भगिनी, अत्र अहं कानिचन वाक्यानि वदामि. गते प्रश्नान् पृच्छामि. गते सप्ताहे वयं किमपि वदतु भगिनी, तत्र उत्तरं सम्यक् वा न वा इति प्रश्नः एव नास्ति. गते सप्ताहे वयं किं पठितवन्तः? गते सप्ताहे गीतासोपान सोपानविषये वयं पठितवन्तः. गते सप्ताहे कानि कानि नूतन कानि कानि नूतनानि पदानि ज्ञातवन्तः? ज्ञातवन्तः. कानि कानि? कानि कानि. अहं प्रश्नं पृच्छामि भगिनि, गते सप्ताहे वयं कानि कानि नूतनानि पदानि ज्ञातवन्तः? गते सप्ताहे नूतनपदानि अद्यतन श्वस्तन ह्यस्तन इदानीन्तानि इदानीन्तन वाक्यानि नूतनवाक्यानि दृष्टवन्तः. सुन्दरं सुन्दरम्. इत्युक्ते अहं वदामि, गते मासे अहं बहून् विषयान् ज्ञातवती. अत्र पश्यन्तु, अत्र यदि अभ्यासपुस्तकं पश्यामश्चेत् तत्र गतमासे इति दत्तमस्ति. गतमासे इति वदामश्चेत् अत्र ध्वनिः अस्ति किञ्चित्. अत्र गतमासे इति पदं दत्तमस्ति. गतमासे इति पदं समस्तपदम्. अत्र समस्तप्रयोगः अस्ति इत्युक्ते तत्र समासः अस्ति. अत्र पृथक् कृत्वा वदामश्चेत् गते मासे इति पृथक्तया वक्तुमिच्छामश्चेत्, नो चेत् पदद्वयमपि मिलित्वा एकमेव पदं कृत्वा समस्तपदं कृत्वा वदामश्चेत् गतमासे भवति. तत्र पृथक्तया वदामश्चेत् गते मासे इति भवति. तत्र गते मासे तत्र सप्तमी विभक्तेः लोपः जातः, तदर्थं गतमासः इति एकमेव पदं भवति, समस्तपदं भवति. अत्र समस्तपदं कृत्वा लिखितमस्ति गतमासे आगामिवर्षे. तत्र समासानां विषये तत् वयं ज्ञास्यामः. अत्र इतोपि किमस्ति, गतमासे इति समस्तप्रयोगः, गते मासे व्यस्तप्रयोगः. अनन्तरम् अत्र इतोपि वाक्यानि. वंशीसुता भगिनी, भवती कानिचन वाक्यानि रचितुम् इच्छति वा अत्र गत आगामि योजयित्वा? आं भगिनि, आगामि योजयित्वा भगिनि या गत योजयित्वा? आगामि योजयित्वा वदतु. आगामि मासे विनायकचतुर्थी भविष्यति. आगामि सप्ताहे मम गृहे पूजा भविष्यति. श्रूयते वा भगिनि? आं भगिनि, वदतु वदतु. आगामि पर्वदिने मम मित्राणां गृहे मेलनं भविष्यति. उत्तमम्. आगामिवर्षे अहं वयं गीतासोपानपुस्तकं पठिष्यामः. इत्युक्ते अत्र गत इति योजयित्वा वदामश्चेत् तत्र लकारयुक्तपदं योजयित्वा वदामश्चेत् लङ्लकारः क्रियापदं, तिङन्तपदं योजयित्वा वदामश्चेत् लङ्लकाररूपं सम्भवति. नो चेत् कृदन्तपदं योजयित्वा वदामश्चेत् क्तान्तरूपम् अथवा क्तवत्वन्तरूपं योजय क्तवत् रूपं भवति. परन्तु आगामि वदामश्चेत् तत्र भविष्यत्कालरूपम् एव. उत्तमम्. धन्यवादः भगिनि. अनन्तरं गीताञ्जलि भगिनी, भवती वक्तुं शक्नोति वा? अत्र अहं पदं वदामि किञ्चित् अत्र आगामि मासे भवती किं कर्तुम् इच्छति? आगामि मासे अहं भवत्याः कक्षासु वर्तिष्ये वर्तिष्ये उत्तमम्. अनन्तरम् आगामि रात्रौ. आगामि रात्रौ अपि अहं सम्यक् निद्रां करिष्यामि. करिष्यामि उत्तमम्. आगामि आगामि प्रभाते. आगामि प्रभाते अहं मित्रेण सह भ्रमणं करिष्यामि. सुन्दरम्. आगामि पूर्णिमायाम्. आगामि पूर्णिमायां मम परिवार परिवारेण सह अहं विशेषपूजां करिष्यामि. उत्तमम्. आगामि दुर्गापूजायाम्. आगामि दुर्गापूजायां मम मम गायिकामित्रेण सह महिषासुरमर्दिनी स्तोत्रं गास्यामि. गास्यामि. अनन्तरम् आगामि गुरुवासरे. आगामि गुरुवासरे पुनः अहं भवत्याः कक्ष्यां गमिष्यामि. आगमिष्यामि. उत्तमं. धन्यवादः भगिनि. उत्तमम्. अधुना आचार्य महोदय भवान् वदति वा आगामि शताब्द्याम्. भगिनि शताब्दि आगामि शताब्दिः शताब्द्याम् आगामि शताब्द्याम् आगामि आगामि अत्र सर्वे चिन्तयन्तु. केचन अत्र अस्माकं कृते किञ्चित् अभ्यासः भवति. अत्र सर्वे अन्ये अपि चिन्तयन्तु. अत्र आगामि शताब्द्यां किमपि आगामि शताब्द्यां भारतदेशः विश्वे प्रथमस्थानं प्राप्नोति इति अहं चिन्तयामि. प्राप्नोति तस्य लृट् रूपं किं भवति? लृट् प्राप्स्यसि. प्राप्स्यति. उत्तमं. प्राप्स्यति इति अहं चिन्तयामि. आगामि सहस्राब्द्याम्. आगामि सहस्राब्द्यां मानवः चन्द्रलोके वासं करिष्यति. करिष्यति. अन्ततो गत्वा आगामि आगामि जन्मनि. आगामि जन्मनि न जानामि अहं किं भवामि इति. धन्यवादः महोदय. तावदेव. अस्तु. अनन्तरम् अत्र गत आगामिविषये किञ्चित् वयं पठितवन्तः. अनन्तरम् अत्र अभ्यासपुस्तके अन्यत् पदयुगलमस्ति, यावत् तावत् इति पदयुगलमस्ति. अत्र सर्वे एकवारम् अभ्यासपुस्तकं पश्यन्तु. अत्र पञ्चपञ्चाशत्तमे पुटे यावत् तावत् इति पदद्वयं दत्तमस्ति. अत्र यावत् इति पदं क्रियाविशेषणं भवति यदा कदापि, अपि च विशेषणम् अपि भवितुमर्हति. यावत् इति पदं विशेषणमस्ति चेत् त्रिषु लिङ्गेषु भवति. यावत् जलं यावत् कार्यं यावत् बलं यावत् धैर्यम् इति वदामः नपुंसकलिङ्गे वदामश्चेत् यावत् पदं पुंलिङ्गपदमस्ति चेत् यावान् इति रूपं भवति यावान् समयः यावान् कालः इति वदामः यावत् पदं स्त्रीलिङ्गे अस्ति चेत् यावती इति भवति यावती शक्तिः इति वदामः तत्र तादृशरीत्या यावत् इति पदं त्रिषु लिङ्गेषु भवति यदा कदापि विशेष क्रियाविशेषणत्वेनापि प्रयुक्तमस्ति अत्र यावत् सः यावत् वदति इति वाक्ये इत्यस्मिन् वाक्ये तत्र क्रियाविशेषणम् इति भवति अत्र अधुना तम् अभ्यासं कुर्मः अत्र भूमा भगिनी भवती करोतु अत्र वाक्यानि पूरयतु अभ्यासपुस्तके स्वल्पसमयं विरामं गच्छतु अस्तु वंशीसुधा भगिनी भवती कर्तुमिच्छति वा आं महोदय यावत् तावत् एतानि वाक्यानि पूर्णानि करोतु उदाहरणं नद्यां यावत् जलम् अस्ति तावत् सरोवरे नास्ति तत् सत्यं वा जलं नद्यां न जानामि भगिनि अधुना सर्वं अतलत् कुतलम् अस्ति अहं न जानामि नद्यां यावत् जलम् अस्ति तावत् सरोवरे नास्ति अधुना एव अस्ति भगिनि नदी अपि जलं नास्ति सरोवरे अपि जलं नास्ति कर्णाटकः यावत् विशालं केरलं तावत् विशालं नास्ति इत्युक्ते अहं चिन्तयामि साधारणतया नदी इत्युक्ते किञ्चित् बृहती अस्ति सरोवरः इति किञ्चित् लघु अस्ति इति कृत्वा नद्यां यावत् जलमस्ति तावत् सरोवरे नास्ति वदामः अत्र पदमस्ति नदी इति भवती जानाति एव नदी इकारान्तपदं सरोवरः इति सरोवरः इति पदमस्ति करोतु नद्यां कर्णाटकं यावत् विशालं केरलं तावत् विशालं नास्ति एषा यावत् कार्यं करोति तावत् अहं न करोमि भीमस्य यावत् धैर्यम् अस्ति तावत् रावणस्य धैर्यं नास्ति तावत् रावणस्य भीमस्य इति वदामश्चेत् महाभारतस्य दुर्योधनस्य धैर्यं नास्ति सः यावत् वदति तावत् अहम् अवगच्छामि सः यावत् वदति तावत् अहम् अवगच्छामि सम्यक् भगिनि एकवारम् अत्र अग्रिमे पुटे सः यावत् वदति भवती किम् उक्तवती सः यावत् वदति तावत् अहम् अवगच्छामि तावत् अहम् अवगच्छामि अस्तु तावत् अहं न वद तावत् अहम् अवगच्छामि तावत् अहं न वदामि तावत् सः न वदति अथवा किमपि मम भगिनी यावत् पठति तावत् मम भ्राता न पठति अहं मधुरं यावत् इच्छामि तावत् कटुः न इच्छामि तावत् कटुः न इच्छामि भगिनि कटुः न इच्छामि सुधा यावत् क्रीडति तावत् रमा न क्रीडति उत्तमं धन्यवादः भगिनि अनन्तरम् अत्र सतीश् महोदय भवान् कर्तुमिच्छति वा अत्र वाक्यस्य प्रथमभागम् अहं वदामि द्वितीयभागं भवान् प्रयत्नं करोतु. घटे घटे यावत् जलम् अस्ति तावत् घटे यावत् जलम् अस्ति घटे चषके तावत् जलं नास्ति. सुन्दरं सुन्दरं. भीमस्य यावत् बलम् अस्ति तावत् भीमस्य यावत् बलम् अस्ति तावत् तावत् बलं कोऽपि न कोऽपि नास्ति कोऽपि न बलशाली अस्ति कोऽपि अन्य बलशाली नास्ति. इत्युक्ते भीमस्य यावत् बलम् अस्ति तावत् कस्यापि कस्यापि तावत् बलं नास्ति. धन्यवादः. अपि च विमानं यावत् शीघ्रं चलति तावत् विमानं यावत् शीघ्रं चलति पपीलिका तावत् शीघ्रं चलितुं न अर्हसि. चलितुं न शक्नोति. उत्तमं. सचिन् तेण्डूल्कर् यावत् क्रीडति तावत् सचिन् तेण्डूल्कर् यावत् क्रीडसि तावत् कोऽपि अन्य क्रीडां न अर्हति. अस्तु. अपि च यावत् वदतु महोदय. न तत्र अहम् एकं श्लोकमस्ति सुन्दरमस्ति. भ्रमन् सर्वेषु तीर्थेषु स्नात्वा पुनः पुनः निर्मलो न मनो यावत् तावत् सर्वं निरर्थकम् इति देवी भागवतस्य भ्रम सर्वेषु तीर्थेषु स्नात्वा पुनः पुनः भ्रमन् सर्वं निरर्थकं यावत् निर्मलः न मनः निर्मलः न तावत् सर्वं निरर्थकम् इति अस्ति. सुन्दरं सुन्दरं सुन्दरं महोदय. अत्र ह्यः एव धन्यवादः महोदय. ह्यः एव अहं कांश्चन श्लोकान् पठितवती. अत्र वयं जानीमः भजगोविन्दम् इत्यस्मात् तत्र त्रयः श्लोकाः सन्ति. तत्र यावद्वित्तोपार्जनसक्तः तावन् निजपरिवारो रक्तः पश्चाज्जीवति जर्जरदेः वार्तां कोऽपि न पृच्छति गेः. अत्र यावत् इत्युक्ते यावत् पर्यन्तं वित्तोपार्जनसक्तः पुरुषः अस्ति तावत्पर्यन्तम् एव जनाः तस्मिन् आसक्तिः दृश्यते. इत्युक्ते यावत् वित्तोपार्जनसक्तः तावत् निजपरिवारो रक्तः. अपि च अन्यः श्लोकः अपि अस्ति यावत् पवनो निवसति देहे तावत् पृच्छति कुशलं गेहे. तत् भजगोविन्दं न भगिनि. भजगोविन्दश्लोकं श्लोकः एव. इत्युक्ते यावत् पर्यन्तं देहे पवनः. वदतु महोदय. न तत्र अन्यदेकम् अस्ति चार्वाकस्य इति वक्तुम् एकमस्ति यावत् जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् इति ऋणं कृत्वा घृतं पिबेत्. अस्तु. तथा एव यावत्पर्यन्तं देहे पवनः निवसति तावत्पर्यन्तम् एव गृहे सर्वे जनाः कुशलं पृच्छन्ति. इत्युक्ते यावत् पवनो निवसति देहे तावत् पृच्छति कुशलं गेहे. अपि च अन्यः श्लोकः अपि अस्ति बालस्तावत् क्रीडासक्तः तरुणस्तावत् तरुणीसक्तः वृद्धस्तावत् चिन्तासक्तः. परे ब्रह्मणि कोऽपि न सक्तः. इत्युक्ते अत्र बहवः श्लोकाः सन्ति तत्र भजगोविन्दम् इत्यस्मात् तत्र तत्र यावत् तावत् इति पदप्रयोगः अस्ति. अपि च उत्तमं महोदय, अत्र सतीश् महोदय भवान् वदतु, यावत् बृहत् महाभारतमस्ति तावत् यावत् बृहत् महाभारतमस्ति तावत् को अन्यपि के अन्यपि देशे तावत् तावत् ग्रन्थः नास्ति, कोऽपि अन्यदेशे तावत् ग्रन्थः नास्ति. श्रूयते महोदय? श्रूयते? आं महोदय, आम् आम्. किञ्चित् म्यूट् कृतवती अत्र. अत्र यावत् बृहत् महाभारतमस्ति तावत् बृहत् रामायणं नास्ति. तावत् बृहत् रामायणम् अस्ति. यावत् अन्नं भीमः खादति तावत् तावत् कोऽपि अन्यः न खादति. तावत् तावत् अन्नं कोऽपि अन्यः न खादति. अस्तु. अनन्तरं यावत् कार्यं माता करोति तावत् यावत् कार्यं माता करोति तावत् कोऽपि अन्य कुटुम्ब कुटुम्बसदस्य कर्तुं न अर्हति. कर्तुं न शक्नोति परन्तु कर्तुं शक्नोति चेत् किं वदामः? शक्नोति. कर्तुं शक्नोति चेत् यावत् कार्यं यथा भवान् उक्तवान् तत् सम्यक् एव, तत्र कोऽपि दोषः नास्ति. यावत् कार्यं माता करोति तावत् पुत्री अपि कर्तुं शक्नोति. तथा एव इतोपि किं वदामः अत्र, अपि च तादृशरीत्या यावत् तावत् योजयित्वा कानिचन वाक्यानि लेखितुं शक्नुमः. अग्रे गत्वा अन्यः विषयः अपि अस्ति, यथा तथा इति अभ्यासः. धन्यवादः महोदय. अत्र गीताञ्जलिभगिनी अत्र यथा तथा योजयित्वा कानिचन वाक्यानि लिखन्तु इति दत्तमस्ति, भवती पठति वा? आं भगिनि. यथा तथा उदाहरणं दृष्ट्वा अनन्तरवाक्येषु रिक्तानि स्थलानि उचितैः शब्दैः पूरयतु. उदाहरणं यथा सचिन् तेन्दुल्कर क्रीडति तथा अहं न क्रीडामि. यथा भीमसेन जोशी गायति तथा अन्यः न गायति. अत्र एकं वक्तुम् इच्छामि, वयं पूर्वमेव पठितवन्तः यदा तदा. अत्र यदा तदा इत्युक्ते तत्र दकारः अल्पप्राणदकारः, परन्तु अत्र महाप्राणखकारः अस्ति, अत्र उच्चारणदोषः मा भवेत्. अत्र यदा तदा भिन्नः, यथा तथा भिन्नः, अत्र यथा तथा इति दत्तमस्ति. अत्र तवर्गीय द्वितीयव्यञ्जनं महाप्राणथकारः अस्ति, यथा तथा इति दत्तमस्ति. इत्युक्ते अत्र यादृशरीत्या इति अर्थः अस्ति अत्र. परन्तु यदा तदा इति वदामश्चेत् तत्र वेनेवर् इत्यस्मिन् अर्थे यदा तदा भवति, परन्तु अत्र यथा तथा इत्युक्ते तादृशरीत्या इति अत्र अर्थः भवति. यथा सचिन् तेण्डुल्कर् क्रीडति तथा अहं न क्रीडामि. करोतु भगिनि. यथा कालिदासः काव्यं लिखितवान् तथा कोऽपि अन्य लेखकः न लिखितवान्. अन्यः कोऽपि न लिखितवान्. उत्तमं. न लिखितवान्. यथा रविवर्मा चित्रं लिखति तथा तस्य पुत्र अपि लिखति. तस्य पुत्रः अपि लिखति. अत्र पश्यतु, कालिदासः इति पदमस्ति. कालिदासः इति पदमपि समस्तपदम् तत्र कालिदास. अत्र सन्धिः नास्ति, परन्तु समासः अस्ति तत्र. अपि च अत्र रविवर्मा इति पदमस्ति. तत्र रविवर्मा इति पदं, वर्मा इति पदं नकारान्तपदम्. वर्मन् वर्मन् आत्माशब्दवत् आत्माशब्दवत् आत्मा आत्मानौ आत्मानः तथा एव अत्र वर्मा शब्दः अपि पुंलिङ्गपदं नकारान्तपदम्. रविवर्मा वर्मन् इति प्रातिपदिकम्. करोतु भगिनि अग्रिमम्. यथा मम मित्रं गायति तथा अहं न गायामि. यथा भवान् पाठयति तथा कोऽपि अन्य अध्यापकः न पाठयति. अत्र अत्र एतेषु वाक्येषु कर्मपदानि सन्ति वा? न भगिनि. अत्र प्रथमं वाक्यं पश्यतु. यथा कालिदासः काव्यं लिखितवान्. अत्र काव्यम् इति पदं कर्मपदं. यथा रविवर्मा चित्रं लिखितवान्. अत्र चित्रम् इति पदं कर्मपदं. कर्मपदम्. अपि च इत्युक्ते लिख् धातुः सकर्मकधातुः, अतः एव तत्र कर्मपदम् अस्ति. परन्तु अत्र गायति इति पदमस्ति. धातुः कः? कोऽपि वदति वा? न भगिनि. गौ. नो, गै. गै. गै धातुः. गै धातुः इत्युक्ते तत्र किं वदामः इत्युक्ते एजन्तधातुः. इत्युक्ते तत्र ऐ ऐ इति पद ऐकारान्तः. गै धातुः. तत्र एकं सूत्रमस्ति, तेन सूत्रेण आदेच उपदेशे अशिति इति सूत्रेण तत्र गै धातुः तत्र आकारान्तः भवति. अतः एव गै धातोः रूपं गायति, ध्यै धातोः रूपं ध्यायति. तथा एव ध्यानं, तत्रापि ध्यै धातोः रूपं ध्यायति, तथा एव ध्यानम् इति रूपाणि आगतानि. परन्तु अत्र गै धातोः रूपं गायति, परन्तु गै धातुः अकर्मकधातुः. अत्र अकर्मकधातुः. मित्रं, यथा मम मित्रं गायति इति अस्ति. अपि च पाठयति इति पदमस्ति. पाठयति इति वयं जानीमः निजन्तधातुः, इत्युक्ते निजन्तरूपम् अस्ति. तत्र धातुः पाठी इति धातुः अस्ति. यदा कदापि निजन्तधातुः अस्ति चेत् तत्र कर्मपदं सम्भवति एव. अपि च अग्रिमं करोतु. यथा सः उपन्यासं करोति तथा मम मित्रं न कर्तुं शक्नोति. अस्मिन् वाक्ये उपन्यासः इति पदं क्रू धातुः सकर्मकः इति कृत्वा उपन्यासं द्वितीय भवति. द्वितीयविभक्तौ अस्ति, परन्तु प्रथमाविभक्तौ तस्य रूपम् उपन्यासः. अन्तिमं करोतु भगिनि. यथा मम अध्यापकः संस्कृतं जानाति तथा तथा अहं न जानाति. तथा अहं वदतु भगिनि. तथा अहमपि जानामि. वदतु. सम्यक् नास्ति इदानीं. नास्ति भगिनि, सत्यं नास्ति. इति विकल्पः. विकल्पेन मम अध्यापकः संस्कृतं जानाति, अहमपि अत्र जानाति धातुः अस्ति, जानाति वा भगिनि जानाति रूपस्य धातुः कः? ज्ञाधातुः, ज्ञाधातुः अपि सकर्मकधातुः. संस्कृतं जानाति, तत्र संस्कृतम् इति पदं तत्र कर्मपदम्. अत्र यथा तथा वयं जानीमः कानिचन वाक्यानि, अत्र यथा पिता तथा पुत्रः, अथवा यथा माता तथा पुत्री. अत्र तदा एव वदति, यथा राजा तदा प्रजा, यथा राजा तथा प्रजा, तथा प्रजा. तं श्लोकमेव अद्य अहं पठितवती. यदि श्लोके चत्वारः पादाः सन्ति चेत् चतुर्थः पादः एव यथा राजा तथा प्रजा. यथा अध्यापकः तथा छात्रः, किन्तु इति अधुना सत्यं नास्ति. शिष्या न भवति, अहं न भवति, भवान् अपि च यथा शक्यं. साधारणतया वयं वदामः यथा शक्यं तथा करोतु, तदा एव यथा विधिः इति वदामः. पूजां कुर्मः चेत् तत्र यथा विधिः, यथा क्रमः इति वदामः. यथार्थः, यथार्थः इति पदमपि अस्ति. अपि च अन्ततो गत्वा अत्र यथा तथा योजयित्वा अत्र भगवद्गीतायाम् एकः श्लोकः अस्ति, अत्र अष्टादशाध्याये त्रिषष्टितमं श्लोकं पठामि. अत्र इति ते ज्ञानमाख्यातं गुह्यात् गुह्यतरं मया विमृश्य एतदशेषेण यथेच्छसि तथा कुरु. भगवान् वदति, यथेच्छसि तथा कुरु इत्युक्ते यथा भवान् इच्छति तथा एव करोतु. अहं केवलं ज्ञानं ददामि, अन्ततो गत्वा यथा इच्छति भवान् तथा करोतु. तादृशरीत्या अन्तिमे अध्याये, अष्टादशाध्याये, तत्र त्रिषष्टितमं श्लोकम् तस्मिन् श्लोके तादृशरीत्या भगवान् उक्तवान् तथा यथा तथा. अनन्तरम् अत्र अहं क्षम्यताम् इत्यस्मिन् विषये एकं करपत्रं प्रेषितवती. तत्र तं करपत्रं भाषापाक पुस्तके इति दत्तम्. आं भगिनि, भाषापाकः इत्यस्मात् साधारणतया वयं क्षम्यताम् इति पदस्य उपयोगं कुर्मः, अतः तस्मिन् विषये किञ्चित् ज्ञास्यामश्चेत् सम्यक् भवति इति मम चिन्तनम्, अतः प्रेषितवती. अत्र अध्यापकः अस्ति, शिष्यः अस्ति, तयोः मध्ये सम्भाषणम्. अत्र रघुपताचार्यमहोदय, भवान् अत्र आचार्यः, अत्र वंशीसुधा भगिनी शिष्यः. आं भगिनि, सम्यक् एव अस्ति. क्षम्यतां शिष्यः श्रीमन्, क्षम्यताम् इत्येषः कर्मणि प्रयोगः खलु, तस्य कर्तृपदं? मया अवगतः भवतः प्रश्नस्य आशयः, अतः तस्य उत्तरम् अनन्तरं वदिष्यामि. आदौ भवती तस्य कर्तरिप्रयोगं वदतु. भवान् बालं क्षाम्यतु इति, बालं क्षाम्यतु इति. आम्, क्षमधातुद्वयम् अस्ति, भवादिगणीयः दिवादिगणीयः चेति. भ्वादि आत्मनेपदी, दिवादि परस्मैपदी, तयोः सकर्मकत्वात् कर्मकत्वम् अवलम्ब्य सूक्ष्मः अर्थभेदः स्यात् कदाचित्, तथापि प्रयोगदर्शनात् भासते यत् तयोः अभेदेन प्रयोगः न दोषाय इति. भवती भवत्याः भवत्या उक्तस्यैव कर्मणि प्रयोगवाक्यं वदतु. भवता बालं क्षम्यताम् इति कर्तरि तत् वाक्यं लोटि आसीत्, अतः भवत्या कर्मणि अपि लोटि एव प्रयुक्तं युक्तम्. एतत् कर्मणि वाक्ये क्रियापदस्य परिवर्तनं किं पदम् अवलम्ब्य भवति? कर्मपदम् अवलम्ब्य क्रियापदस्य वचनं पुरुषः च परिवर्तते. वचनपरिवर्तनं यथा भवता बालः क्षम्यताम्, भवता बालाः क्षम्यन्ताम्. द्वितीयवाक्ये बालपदं बहुवचने अस्ति इत्यतः क्रियापदम् अपि बहुवचने. पुरुषपरिवर्तनस्य उदाहरणं वदतु. तद्यथा भवता बालः क्षम्यतां, भवता अहं क्षम्यै. द्वितीये वाक्ये अस्मच्छन्दः कर्म अतः क्रियापदम् उत्तमपुरुषे अस्ति. एतत् सर्वं स्पष्टं खलु? इदानीं भवतः प्रश्नस्य आशयं विवृणोमि. क्षम्यताम् इत्येतत् कर्मणि प्रयोगे अस्ति. तस्य कर्म यदि अस्मशब्दः स्यात् तर्हि क्रियापदम् उत्तमपुरुषे स्यात् न तु प्रथमपुरुषे. वक्ता तु आत्मानम् एव कर्तारं मत्वा क्षमां याचते, अतः अस्मशब्दः एव कर्म स्यात्. तदा च प्रथमपुरुषप्रयोगः दृश्यति खलु इति खलु भवत्याः आशयः? आम्, क्रियापदस्य प्रथमपुरुषप्रयोगः कथं साधुः इति मम जिज्ञासा. स्थितस्य गतिः चिन्तनीया इत्यतः उच्यते. तत्र कर्मपदं न अस्मशब्दः अपि तु अयं जनः इत्येषः, तस्मात् प्रथमपुरुषः. निर्देशस्तु आत्मनः एव. अस्मत् शब्देन यथा तथैव, अतः न कोऽपि दोषः. अथवा मम अपराधः क्षम्यताम् इति भवतु वाक्यस्य आनुपूर्वी, तदा अपि न विसङ्गतिः. यदि अस्मत् शब्दः एव कर्म स्यात् तर्हि तु क्षम्यै इत्येव स्यात् खलु क्रियापदम्? आम्, न तत्र सन्देहः. अत्र एकवारं वयं पठितवन्तः. अत्र किञ्चित् पङ्क्तिशः पश्याम. अत्र वंशसुधा भगिनी भवती जानाति एव, अत्र शीर्षिका का? अत्र क्षम्यताम्. क्षम्यताम् इति पदं तत्र लकारः कः? तत्र इति लकारः, ओ लकारः इति, ओके, आत्मनेपदी धातु, आत्मनेपदी. अत्र लकारः कः? किञ्चित् लोट्लकारः भगिनि, लोट्लकारः, परन्तु अग्रे गत्वा वयं ज्ञास्यामः. अनन्तरम् अत्र श्रीमन् इति पदमस्ति. श्रीमन् इति पदं रूपं किं? सम्बोधनमस्ति. प्रथमाविभक्त्यन्तरूपं किं? श्रीमत् इति भवति भगिनि. श्रीमत् इति प्रातिपदिकं. श्रीमान् इति श्रीमान् इत्युक्ते तत्र तकारान्तपदम्. आम् आम्. यथा भवत् शब्दवत्, भवत् शब्दस्य प्रथमाविभक्त्यन्तरूपं भवान्, तथा एव अत्र श्रीमान्. अत्र स्त्रीलिङ्गे वदामश्चेत् किं वदामः? श्रीमती. आं भवति. आं श्रीमती. अत्र मतु प्रत्ययान्तरूपं श्रीमान् श्रीमती. अत्र तद्धितान्तं रूपं मतु प्रत्ययम् इत्युक्ते तद्धितप्रत्ययः. अत्र यस्ये यस्मिन् वा इत्यस्मिन् अर्थे मतु प्रत्ययं योजयामः. अत्र श्रीमान् अथवा श्रीमती इति पदद्वयमपि मतु प्रत्ययान्तरूपाणि. अत्र प्रथमं वाक्यमस्ति श्रीमन् क्षम्यताम् इत्येषः इत्येषः सन्धेः नाम किं भगिनि? इति एषः इति एषः यन् सन्धिः भवति इको यनचि यन् इको यनचि इत्येषः एषः कर्मणि प्रयोगः खलु इति शिष्यः वदति. कर्मणि प्रयोगः तत्र कर्मणि विभक्तिः का? कर्मणि विभक्ति प्रथमा विभक्ति अस्ति एकवचने भगिनि कर्म सप्तमी ओ ओ सप्तमी आमां भगिनि या अस्तु अस्तु क्षम्यताम्. अत्र पदमस्ति समस्तपदं परन्तु कर्म कर्म इति पदस्य सप्तमीरूपं कर्माणि. आम् आं भगिनि. अत्र कर्मपदस्य विषये वदतु. कर्मपदस्य रूपं लिङ्गवचनविभक्तिं वदतु. कर्मविषये पुल्लिङ्गशब्दवत् अस्ति भगिनि कर्म कर्मपदं नपुंसकलिङ्गपदं नपुंसकलिङ्ग कर्मन् कर्मन् इति कर्मन् इति प्रातिपदिकं कर्म इति भवति कर्म अत्र कर्म कर्म भवति कर्म भवति. तत्र रूपाणि वदतु. एकवचनं प्रथमाविभक्त्यन्तरूपाणि द्वितीयाविभक्त्यन्तरूपाणि कर्म कर्मौ तकारान्तशब्दवत् नकारान्तशब्दवत् अस्ति न भगिनि? कोऽपि अन्यः राजा आत्मावत् भवति वा राजा आत्मावत् भवति वा भगिनि? आत्मा इति पदं पुंलिङ्गपदं परन्तु कर्मपदं कर्म इति पदं नपुंसकलिङ्गपदं आत्मा इति पुंलिङ्गपदं पुंलिङ्गपदम् आं भगिनि आम्. आचार्यमहोदय भवान् वदति वा अत्र कर्मशब्दस्य रूपाणि? कर्म कर्मणि कर्माणि सुन्दरं कर्म कर्मणि कर्माणि इति भवति. कर्म कर्मणि कर्माणि तत्र सप्तम्यन्तरूपं कर्मणि प्रयोगः तथा एव कर्तरि प्रयोगः कर्तरि वदतु. अग्रे गत्वा आगच्छति. अत्र शिष्यः वदति श्रीमन् क्षम्यताम् इत्ये क्षम्यताम् इति पदं कर्मणि प्रयोगे अस्ति खलु तस्य कर्तृपदं तत्र बिन्दवः सन्ति इत्युक्ते किं तस्य कर्तृपदं किं भवितुम् अर्हति इति तस्य प्रश्नः. अत्र क्षम्यताम् इति पदं तिङन्तपदमस्ति परन्तु तस्मिन् वाक्ये कर्तृपदं किम् इति शिष्यः आचार्यं पृच्छति. आचार्यः किं वदति पठतु एकवारं. मया अवगतः भवतः प्रश्नस्य आशयः अतः तस्य उत्तरम् अनन्तरं वदिष्यामि. आदौ भवान् तस्य कर्तरीप्रयोगं वदतु. अत्र मया अवगतः भवतः प्रश्नस्य आशयः तत्र प्रयोगः कः भगिनि? कर्मणि प्रयो मया अवगतः भवतः प्रश्नस्य आशयः कर्मणि प्रयोगे अस्ति भगिनि? उत्तमं वाक्यं कर्मणि प्रयोगे अस्ति. मया आशयः अवगतः मया आशयः अवगतः. अत्र अवगतः इति पदं क्तान्तरूपमस्ति अपि च सकर्मकक्तान्तरूपम्. अवगतः अवगतः इति पदं तत्र अव उपसर्गपूर्वकः गम् धातुः अस्ति तत्र सकर्मकक्तान्तपदम् इति कृत्वा कर्मण्यर्थे वाक्यमस्ति तद्वाक्यं मया तत्र भवतः प्रश्नस्य इति तत्र कोऽपि नास्ति षष्ठीविभक्तेः रूपमेव परन्तु अत्र सरलवाक्यमस्ति मया आशयः अवगतः. भवतः प्रश्नस्य आशयः अवगतः अनन्तरं तस्य उत्तरम् अनन्तरं वदिष्यामि. आदौ भवान् तस्य कर्तरीप्रयोगं वदतु इति आचार्यः वदति. आदौ तस्य रूपं किम्? आदौ अव्यय आदौ आदौ आदि आदौ सप्तमी विभक्ति भवति आदि इति प्रथमविभक्तौ अस्ति आदौ सप्तमी विभक्ति अस्ति भगिनि सप्तमी रूपम् उत्तमं कर्तरी अत्र कर्तरीप्रयोगं वदतु इति अस्ति तत्र. कर्तरीप्रयोगं वदतु इत्यस्मिन् वाक्ये तत्र कर्मपदं किम्? कर्तरीप्रयोगं द्वितीयविभक्तौ अस्ति भगिनि. वदतु किमर्थमस्ति? वद् इति सकर्मकधातुः अस्ति. वद् सकर्मकधातुः, अतः कर्तरीप्रयोगं वदतु. परन्तु सामान्य तत्र प्रथमाविभक्त्यन्तरं कर्तरीप्रयोगः. अत्र कर्तरि इति पदस्य विभक्तिः का? एतदपि समस्तपदमेव, परन्तु कर्तरि इति पदस्य कर्तरि तस्य विभक्तिः का? तदपि सप्तमी विभक्तौ अस्ति भगिनि. प्रथमान्तं रूपं किं? कर्ता कर्तरि कर्ता कर्ता कर्ता रूपाणि वदतु. कर्ता कर्तारौ कर्तारः. उत्तमं, सम्यक् एव. इत्युक्ते तत्र कर्ता इति पदं ऋकारान्तपदम्. ऋकारान्तपदम्. अपि च क्रूधातोः तृच् रूपम्. ओ, क्रूधातोः तृच् प्रत्ययान्तरूपं. तत्र किं भवति? क्रूधातोः तत्र गुणकार्यं भूत्वा कर् आगच्छति, अनन्तरं तृच् रूपं. तृच् इति वदामश्चेत् चकारः अपगच्छति, तत्र ऋकारः एव तिष्ठति. तत्र अनुबन्धलोपानन्तरं भवति तत्र कर्ता इति पदं प्रथमाविभक्त्यन्तरूपं यथा भवती उक्तवती ऋकारान्तपदं. तदा अध्यापकः वदति कर्तरीप्रयोगे तदेव वाक्यं वदतु इति सः वदति. अनन्तरं शिष्यः कर्तरीप्रयोगे तत्र वाक्यं समानार्थकवाक्यं किम्? भवान् बालं क्षाम्यतु इति. भवान् बालं क्षाम्यतु इति अस्ति. इत्युक्ते तत्र किञ्चित् धातोः विषये वक्तुं शक्नोति वा? नो चेत् अहं वदामि. भवती एव वदतु भगिनि. क्षाम्यते इति लोट्लकारे अस्ति न भगिनि? अत्र लोट्लकारे अस्ति. इत्युक्ते अत्र क्षम्यताम् इति पदं लोट्लकारे अस्ति, अत्र क्षाम्यतु इति पदं लोट्लकारे अस्ति. अत्र धातुः अस्ति क्षं धातुः, परन्तु अत्र क्षं धातोः दिवादिगणीयधातोः रूपम् अस्ति क्षाम्यति. साधारणतया दिवादिगणीयधातूनां लक्षणमस्ति. किमस्ति इत्युक्ते दिवादिगणीयधातुषु साधारणतया यकारः श्रूयते. इत्युक्ते दिवादिगणीयधातुषु रूपाणि कथं भवन्ति इत्युक्ते नश्यति, नृत्यति, कुप्यति, क्रुध्यति, दुष्यति, तादृशरीत्या तस्य दिवादिगणीयलक्षणं तादृशरीत्या भवति. इत्युक्ते अत्र क्रियापदेषु यकारः श्रूयते, अतः अत्र क्षं धातोः दिवादिगणीयक्षं धातोः रूपं क्षाम्यति. क्षाम्यति. तदर्थं यदि लट् रूपं क्षाम्यति भवति चेत् लोट् रूपं किं भवति? क्षाम्यतु. क्षाम्यतु, क्षाम्यतु इति भवति. परन्तु अत्र क्षाम्यति इति सकर्मकधातुः इति कृत्वा बालं क्षाम्यतु, बालं क्षाम्यतु इति दत्तमस्ति. भवान् बालं क्षाम्यतु इति समानार्थकवाक्यं भवति कर्तरिप्रयोगे. अग्रे किम् अस्ति, पठतु पुनः. क्षं धातुद्वयमस्ति, भुवादिगणीयः दिवादिगणीयः चेति. भुवादिः आत्मनेपदी, दिवादिः परस्मैपदी. तयोः सकर्मकत्वाकर्मकत्वम् अवलम्ब्य सूक्ष्मः अर्थभेदः स्यात् कदाचित्. तथापि प्रयोगदर्शनात् भासते यत् तयोः अभेदेन प्रयोगः न दोषाय इति. भवता उक्तस्यैव कर्मणि प्रयोगवाक्यं वदतु. कर्मणि प्रयोगवाक्यं वदतु. अत्र आचार्यः वदति क्षं धातुद्वयमस्ति. एकः धातुः क्षं धातुः भुवादिगणे अपि अस्ति, दिवादिगणे अपि क्षं धातुः अस्ति. परन्तु वयं जानीमः धातुगणम् अनुसृत्य तस्य रूपं भिद्यते. अत्र भुवादिगणे विकरणप्रत्ययः भिन्नः, दिवादिगणे विकरणप्रत्ययः भिन्नः. अतः विकरणप्रत्ययभेदस्य भेदम् आधारीकृत्य तस्य लट्लकाररूपं भिद्यते इति वयं जानीमः. अत्र भुवादिगणीयधातुः अस्ति क्षमते आत्मनेपदिरूपम्. अत्र भुवादिगणीयक्षम् धातोः रूपम् आत्मनेपदिरूपं क्षमते, क्षमते इति रूपम् अस्ति. परन्तु दिवादिगणीयक्षम् धातोः रूपं परस्मैपदि क्षम्यते, क्षाम्यति, क्षाम्यति. तथा इत्युक्तत्र भुवादिगणीयः दिवादिगणीयः च चेति तत्र सन्देहः नाम किं भगिनि? किं भगिनि, पुनरेकवारं वदतु भगिनि. तत्र चेति, चेति गीताञ्जलि भगिनि वदतु. च इति वदतु. च, च योग इति चेति. सन्धेः नाम किम्? सन्धि वृद्धिसन्धि, गुणसन्धि, गुणसन्धि गुणसन्धिः. च इति, च इति चेति इति भवति. उत्तमम्. इत्युक्ते अत्र भुवादिगणीय क्षम् धातुः आत्मनेपदी इति कृत्वा क्षमते इति रूपं, दिवादिगणीयधातुः परस्मैपदी इति कृत्वा क्षाम्यति इति रूपमस्ति. परन्तु अग्रिमवाक्यं किं वदति? तयोः सकर्मक अकर्मकत्वम् अवलम्ब्य सूक्ष्म अर्थभेदः स्यात् कदाचित्. इत्युक्ते धातुद्वयमपि सकर्मकधातुः एव, परन्तु सर्वदा नास्ति, कदाचित् तत्र सकर्मक अकर्मकत्वम् आधारीकृत्य तत्र सूक्ष्मभेदः प्रयोगे अस्ति. भगिनि एकः प्रश्नः, भुवादिगणे सकर्मक अस्ति वा अकर्मक अस्ति वा भगिनि? भुवादिगणे, भुवादिगणे अपि सकर्मकः एव, दिवादिगणे अपि सकर्मकः एव. अत्र किञ्चित् एव अर्थभेदः अस्ति इति तत्र दत्तमस्ति. सकर्मकधातुः एव भगिनि. अत्र अत एव वयं प्रार्थनादिषु आत्मनेपदिरूपम् एव प्रयुज्यते अस्माभिः. क्षमस्व आत्मनेपदिरूपम् अस्ति, अतः परस्मैपदि क्षमस् किमर्थम् इति चेत् आत्मनेपदि आत्मार्थमेव, अतः आत्मनेपदिरूपं सर्वदा, यद्यपि अन्य परस्मैपदि अपि उपयुज्यते अन्यस्थले, परन्तु प्रार्थनादिषु आत्मनेपदि यदि अस्ति चेत् तदेव उपयुज्यते. क्षमस्व सर्वदेव इति आत्मनेपदिरूपमेव, आत्मनेपदिरूपमेव. क्षमस्व लोट्लकारे मध्यमपुरुषे आगच्छति क्षमस्व. अत्र तयोः सकर्मक अकर्मकत्वम् अवलम्ब्य तत्र सूक्ष्मभेदः स्यात् कदाचित्, न सर्वदा, तथापि प्रयोगदर्शनात् भासते यत् तयोः अर्थभेदेन प्रयोगः न दोषः. इत्युक्ते अत्र सकर्मकक्रियापदम् इव एव तस्य उपयोगं कुर्मः वयम् इति आचार्यः उक्तवान्. भवता उक्तस्यैव, तत्र वदतु भगिनी, भवता उक्तस्यैव कर्मणि प्रयोगवाक्यं वदतु इति दत्तमस्ति. उक्तस्यैव तत्र सन्देहः नाम किम्? उक्तः, उक्तस् आम् स्यैव, उक्तः पदानि किं भवति? उक्तस्तैव हल् सन्धि भवति, परन्तु हल् सन्धेः न स्मरामि. अत्र अत्र महोदय भवान् वदति वा, अत्र उक्तस्यैव तत्र पदविच्छेदं करोतु, अपि च सन्धेः नाम वदतु. आचार्यमहोदय वदति वा? चिन्तनं उक्तस्य एव वा, उक्तस्य एव वा, उक्तस्य एव एकनिमिषम् उक्तः एव न उक्तः एव न उक्तस्य एव उक्तस्य एव इत्युक्ते अत्र आचार्यः वदति भवान् पूर्वं यद्वाक्यम् उक्तवान् तदेव वाक्यं कर्मणि प्रयोगवाक्यं वदतु अधुना इत्युक्ते पूर्वं शिष्यः भवान् बालं क्षाम्यतु इति वाक्यं कर्तरि प्रयोगे लोट्लकारवाक्यम् उक्तवान् तदेव वाक्यम् अधुना कर्मणि प्रयोगवाक्यं वदतु भवता यद्वाक्यम् उक्तमस्ति पूर्वं तदेव वाक्यं कर्मणि प्रयोगवाक्यं वदतु इति आचार्यः शिष्यं पृच्छति तदा किं वदति शिष्यः वदतु वाक्यं भवता बालं बालः क्षम्यताम् इति बालः क्षम्यताम् अत्र लोट्लकार क्षम् धातोः लोट्लकारे रूपाणि कीदृशानि भवन्ति क्षम्यतां क्षम्येतां क्षम्यन्ताम् तादृशरीत्या भवन्ति अत्र भवता बालः क्षम्यताम् इति कर्मणि प्रयोगे सम्मानार्थकवाक्यम् आं भगिनि कर्तरिप्रयोगे भवान् बालं क्षाम्यतु तदेव वाक्यं कर्मणि प्रयोगे वदामश्चेत् भवता बालः क्षम्यताम् इति भवति तदा आचार्यः वदति कर्तरि तद्वाक्यं तदेव वदति कर्तरिप्रयोगे तदेव वाक्यं लोटि उक्तवान् अधुना भवान् तदेव वाक्यं कर्मणि प्रयोगे लोट्लकारे पुनः उक्तवान् इति वदति कर्तरि तद्वाक्यं लोटि आसीत् लोटि वदतु भगिनी रूपं लोटि सप्तमी विभक्तिः अस्ति भगिनि लोट्लकार उत्तमं तथा एव लोटि लङ्गि लङ्गि इत्युक्ते सप्तमी रूपम् इत्युक्ते कर्तरि तत्पदमपि सप्तम्याम् अस्ति कर्तरि तद्वाक्यं लोटि आसीत् भवता कर्मणि अपि लोटि एव प्रयुक्तं युक्तम् एतत् सर्वं समीचीनमेव एतत् सर्वं समीचीनं कर्मणि वाक्ये क्रियापदस्य परिवर्तनं किं पदस्य आधारेण भवति वदतु किं पदेन कर्म पठामि भगिनि पठामि भगिनि अत्र वाक्यम् आचार्यः प्रश्नं पृच्छति कर्मणि प्रयोगे क्रियापदस्य परिवर्तनं किं पदस्य आधारेण भवति कर्मपदम् अवलम्ब्य क्रियापदस्य वचनं पुरुषः च परिवर्तते वचनपरिवर्तनं यथा भवता भगिनी अत्र स्थगयतु अत्र प्रथमं वाक्यं पश्यतु कर्मपदम् अवलम्ब्य क्रियापदस्य वचनं पुरुषः च परिवर्तते तस्य अर्थः कः कर्मपदं यत् अस्ति तत्र तत्र आधारेण क्रियापदस्य वचनं च रूपं परिवर्तते इति उक्तम् इत्युक्ते स्वस्य वाक्यैः वदतु अत्र पूर्वं प्रश्नं पश्यतु प्रश्नः अस्ति तत्र प्रश्नः कः इत्युक्ते कर्मणि प्रयोगे वाक्यं वदामश्चेत् तत्र कर्मणि प्रयोगे क्रियापदस्य परिवर्तनं किं पदम् अवलम्ब्य भवति इत्युक्ते किं पदम् आधारीकृत्य कर्मणि प्रयोगे क्रियापदस्य परिवर्तनं भवति इति प्रश्नः अस्ति तत्र तस्य उत्तरं किं कर्मपदस्य आधारेण भवति तदर्थमेव तस्य नाम कर्मणि प्रयोगः कर्मणि प्रयोग आं भगिनि कर्मणि प्रयोगे कर्मपदम् आधारीकृत्य क्रियापदस्य वचनपरिवर्तनं पुरुषपरिवर्तनं भवति इति वयं जानीमः अत्र इत्युक्ते तत्र उदाहरणत्वेन तत्र सः वदति वचनपरिवर्तनं भवति कथम् अत्र वाक्यानि पठतु वचनपरिवर्तनं यथा भवता बालः क्षम्यतां भवता बालाः क्षम्यन्ताम् अत्र द्विवचने वदतु भवती वाक्यं क्षम्यतां क्षम्येतां लोट्लकारे क्षम्यताम् आं भगिनि क्षम्यताम् अत्र पूर्णं वाक्यं वदतु भवता बालौ क्षम्येतां सुन्दरं इत्युक्ते अत्र वचनपरिवर्तनं, वचनपरिवर्तनम् इत्युक्ते कस्य वचनपरिवर्तनं? बालः इति बालः इति पदं कर्मपदं, कर्मपदम् आधारीकृत्य क्रियापदस्य परिवर्तनं भवति. अतः बालः क्षम्यतां, बालौ क्षम्येताम्, बालाः क्षम्यन्ताम्. इत्युक्ते अत्र भवता इति पदं तृतीयविभक्त्यन्तरूपं, तत्र तस्य परिवर्तनं न भवति. यथा भवती उक्तवती बालौ क्षम्येताम्, बालाः क्षम्यन्ताम् इति दत्तमस्ति. तत्र तस्य विवरणमेव अग्रिमे वाक्ये दत्तमस्ति. द्वितीये वाक्ये, अत्र द्वितीये वाक्ये इत्युक्ते भवता बालाः क्षम्यन्ताम् इत्यस्मिन् वाक्ये बालपदं बहुवचने अस्ति इत्यतः क्रियापदम् अपि बहुवचने भवति. भगिनी अत्र अस्ति इत्यतः अत्र पदविच्छेदं करोतु. अस्ति इत्यतः अस्ति यतः, यतः अस्ति यतः, अस्ति इत्यतः अस्ति यतः पदविच्छेदनं भवति भगिनि. अस्ति इत्यतः गीताञ्जलि भगिनि करोतु. गीताञ्जलि भगिनि वदतु. अहं सम्यक् न जानामि किन्तु भगिनि अस्ति इत्यतः इति अत्र इति इति अतः अस्ति इति अतः अत्र सन्धि सन्धिद्वयम् अस्ति. गीताञ्जलि भगिनी वदतु सन्धिद्वयं वदतु. अस्ति अस्ति इति इति सवर्णदीर्घसन्धि प्रथमा इति इति अतः यकार आदेश यण्सन्धि द्वितीय. सुन्दरं सुन्दरम्. इत्युक्ते अस्ति इति अस्ति इति तत्र सवर्णदीर्घसन्धिः, इत्यतः तत्र यण्सन्धिः. तत्र पदत्रयमस्ति अस्ति इति अतः, अस्ति इत्यतः अत्र सवर्णदीर्घसन्धिः यण्सन्धिः अपि अस्ति. अत्र सः वदति द्वितीये वाक्ये बालपदं बहुवचने अस्ति इति कारणतः क्रियापदम् अपि बहुवचने भवति इति शिष्यः उत्तरं वदति. तदा आचार्यः वदति पुरुषपरिवर्तनस्य उदाहरणम् एकम् उदाहरणं वदतु. इत्युक्ते इदानीं पर्यन्तं वचनं कर्मणि प्रयोगे वचनम् अनुसृत्य क्रियापदं भिद्यते तस्य उदाहरणं भवान् दत्तवान्, परन्तु अधुना पुरुषपरिवर्तनं कृत्वा उदाहरणं वदतु. इत्युक्ते पुरुषम् अनुसृत्य अपि क्रिया कर्मपदं तत्र कर्मणि प्रयोगे परिवर्तनं भवति. तत्र उदाहरणं किं वदति वदतु. तद्यथा भवता बालः क्षम्यताम्, भवता अहं क्षम्यै. आम् प्रथमवाक्यस्य क्षम्यताम् इति लोट्लकारे प्रथमपुरुष भवति. अहम् इति उत्तमपुरुषः अस्ति, उत्तमपुरुषे क्षम्य इति लोट्लकारे अस्ति भगिनि. उत्तमम्. इत्युक्ते अत्र यदि वयं जानीमः भुवादिगणीयधातुः क्षम् धातोः साधारणलट्रूपं क्षमते, क्षमते इति पदस्य कर्मणि रूपं क्षम्यते. लट् रूपं कर्मणि लट्, परन्तु कर्मणि लोट् क्षम्यताम्, क्षम्यताम् कर्मणि लोट्, कर्मणि लट् रूपं क्षम्यते. क्षमते क्षमते साधारणलट् रूपं, कर्मणि लट् क्षम्यते, कर्मणि लोट् क्षम्यताम्. तथा अत्र पुरुषपरिवर्तनं कृत्वा वाक्यद्वयं शिष्यः वदति भवता बालः क्षम्यताम्. द्वितीयं वाक्यमस्ति भवता अहं क्षम्यै. भवती मध्यमपुरुषवाक्यं वदतु भगिनि. भवता त्वं क्षमस्व. सुन्दरं. त्वं क्षमस्व, यथा आचार्यमहोदयः उक्तवान्. अत्र बालः क्षम्यताम्, त्वं क्षमस्व, अहं क्षम्यै इति भवति. अत्र तद्यथा तत्र सन्देहः नाम किं भगिनि? जष्ट्वसन्धि भवति भगिनि सुन्दरं जष्ट्वसन्धिः जलान् जष्ट्वन्ते जलां जष्वन्ते उत्तमम् अपि च द्वितीये वाक्ये अस्मच्छब्दः कर्म इत्युक्ते अत्र द्वितीयं वाक्यं पश्यतु भवता अहं क्षम्यै क्षम्यै तस्मिन् वाक्ये कर्मपदं किम् अहम् अस्ति अहम् इत्युक्ते अस्मच्छब्दः क्षम्यताम् अस्मच्छब्दः अत्र अस्मच्छब्दः इत्यस्मिन् वाक्ये अपि सन्धिः अस्ति सन्धिः नाम किम् अस्मद् भगिनि अस्मद् तदपि जष्ट्वसन्धि भवति अन्ते पदान्ते अस्ति इति अतः भवति भगिनि अत्र प्रथमतया जस्त्वं भवति अनन्तरं चित्वं भवति अनन्तरं छत्वं भवति तत्र षष्ठोटि तत्र बहवः सन्धयः भवन्ति प्रथमतया जस्त्वं भवति तकारस्य दकारः भवति दकारः अनन्तरं जकारः भवति अनन्तरम् अन्ततो गत्वा चकारः आगच्छति तत्र षष्ठोटि इति सूत्रेण तत्र छत् सन्धिः भवति भगिनि एक भगिनि भवता अहं क्षम्यै अहं कर्मपदं नास्ति भगिनि अहं वदतु अत्र वाक्यं कर्मणि प्रयोगे अस्ति भवता कर्मणि प्रयोगे सूत्रमस्ति त्रीणि एकम् एकम् एकमेकं किन्तु कर्मपदं द्वितीयविभक्ति अस्ति अहम् इत्युक्ते प्रथमाविभक्ति इत्युक्ते कर्तरिप्रयोगे एकं द्वे एकम् इति सूत्रम् इत्युक्ते एकं द्वे एकम् इत्युक्ते कर्तरिप्रयोगे कर्तृपदं प्रथमाविभक्तौ कर्मपदं द्वितीयाविभक्तौ अपि च कर्तृपदम् अनुसृत्य क्रियापदं भवति तद् स एव नियमः कर्तरिप्रयोगे परन्तु कर्मणि प्रयोगे सूत्रमस्ति त्रीणि एकम् एकम् इत्युक्ते त्रीणि इत्युक्ते कर्तृपदस्य तृतीया विभक्त्यन्तरूपं भवति कर्मपदस्य प्रथमा विभक्तिः भवति भवता तृतीया त्रीणि तृतीया अहं प्रथमा क्षम्यै अपि प्रथमा इत्युक्ते अत्र कर्मणि प्रयोगे वाक्यम् अस्ति इति कारणतः अत्र अहम् इति पदं कर्मपदं कर्मणि प्रयोगे कर्मपदम् अनुसृत्य क्रियापदस्य परिवर्तनं भवति क्रियापदं भवति तस्य वचनं किन्तु इति पदं कर्मपदं नास्ति तस्मिन् कर्मणि प्रयोगे तस्मिन् वाक्ये अहं कर्मपदम् कर्मणि प्रयोगे सूत्रमस्ति त्रीणि एकम् एकम् इत्युक्ते एकम् इत्युक्ते कर्मपदं कर्म तदर्थमेव कर्मपदम् आधारीकृत्य क्रियापदं सम्भवति अहम् इति पदम् उत्तमपुरुषे अस्ति उत्तमपुरुषक्रिया कर्मपदम् इति कृत्वा क्रियापदम् अपि उत्तमपुरुषरूपं स्वीकरोति अस्तु अनन्तरम् अतः क्रियापदम् उत्तमपुरुषे अस्मिन् वाक्ये क्रियापदम् उत्तमपुरुषे अस्ति इत्युक्ते किं भगिनि वंशसुधा भगिनी वदतु उत्तमपुरुषे तस्य उत्तमपुरुषे अस्ति अहं किं वदामि भगिनि अहं न अवगच्छामि अतः क्रियापदम् उत्तमपुरुषे अस्ति इति वाक्यमस्ति क्षम्यताम् अतः क्रियापदम् उत्तमपुरुषे अस्ति भवता अहं क्षम्ये अस्ति अहम् इति वदामि चेत् क्षम्य इति उत्तमपुरुषे अस्ति इति भाति इत्युक्ते अत्र भवता अहं क्षम्यै इत्यस्मिन् वाक्ये क्षम्यै इति पदं क्रियापदम् अपि च उत्तमपुरुषे अस्ति किमर्थं कर्मपदं कर्मणि प्रयोगे अस्ति यतोहि कर्मपदं कर्मणि प्रयोग्य वाक्यम् अस्ति, कर्मपदम् अनुसृत्य उत्तमपुरुषरूपं स्वीकुर् स्वकरोत् इति वदामः. अनन्तरम् आचार्यः वदति एतत् सर्वं स्पष्टं खलु गीताञ्जलि भगिनी, एतत् सर्वं स्पष्टं खलु? आं किञ्चित् किञ्चित् भगिनि किञ्चित्. अनन्तरम् आचार्यः वदति इदानीं भवतः प्रश्नस्य आशयं विवृणोमि. वंशसुधा भगिनी, विवृणोमि इति पदमस्ति, तस्मिन् विषये वदतु. धातुः कः विवृणोति? वि इति उपसर्गः अस्ति. वृणोमि वृधातु उत्तमपुरुषरूपमस्ति विवृणोमि. अत्र रूपाणि उभयपदी धातुः इति कृत्वा वृणोति वृणुते द्वयोः सम्भवति. उभयपदीरूपमस्ति अत्र. विवृणोति इत्युक्ते विवरणं करोति. इदानीं पर्यन्तं भवतः प्रश्नस्य आशयम्, अधुना अहं भवतः प्रश्नस्य आशयं विवृणोमि इति आचार्यः वदति. अत्र इतोपि सः वदति आचार्यः किं, क्षम्यताम् इत्येतत् कर्मणि प्रयोगे अस्ति. क्षम्यताम् इति पदं कर्मणि प्रयोगे, कर्मणि प्रयोगे अस्ति, अपि च लोट्लकारे अस्ति. अत्र इत्येतत् सन्धेः नाम किं भगिनि? इति एतत् यन् सन्धिः भवति भगिनि, इति एतत् यन् सन्धिः. क्षम्यताम् इति पदं कर्मणि प्रयोगे अस्ति, तस्य कर्म यदि अस्मत्शब्दः स्यात् तर्हि क्रियापदम् उत्तमपुरुषे स्यात्, न तु प्रथमपुरुषे. इत्युक्ते किं भगिनि? तस्य कर्म यदि अस्मत् शब्दः स्यात् तर्हि क्रियापदम् उत्तमपुरुषे स्यात् न तु प्रथमपुरुषे. यदि कर्मपदम् अस्मत् शब्दवत् अस्ति तर्हि अस्मत् शब्दरूपाणि भवन्ति तर्हि क्रियापदम् उत्तमपुरुषरूपाणि भवन्ति न तु प्रथमपुरुषे इति वदति भगिनि. इत्युक्ते स्वस्य वाक्ये वदामि, यदि कर्मपदम् अस्मत् शब्दरूपाणि भवन्ति तत् अनुसृत्य क्रियापदम् उत्तमपुरुषरूपं शक्यते. इत्युक्ते अत्र क्षम्यताम् इति पदं प्रथमपुरुष एकवचनक्रियापदम्. आं भगिनि, कर्मणि लोट् रूपं प्रथमपुरुष एकवचनरूपं. यदि पदं क्रियापदं प्रथमपुरुष एकवचनरूपम् अस्ति चेत् तत्र कर्मपदमपि प्रथमपुरुषे एव भवेत्, न तु उत्तमपुरुषे. परन्तु अत्र आचार्यः इतोपि वदति, अत्र साधारणतया वयं किं वदामः, क्षम्यतां महोदय इति वदामश्चेत् तत्र अहं दोषं कृतवती तदर्थं क्षम्यताम्. तत्र किं भवति इत्युक्ते वक्ता तु, वक्ता इत्युक्ते यः तद्वाक्यं वदति सः वक्ता आत्मानं कर्तारं मत्वा क्षमां याचते. इत्युक्ते वक्ता यदि अहं वक्ता अस्ति चेत् अहं दोषं कृतवती तदर्थं क्षम्यताम् इति वदामि. इत्युक्ते आत्मानं कर्तारं मत्वा क्षमां याचते. इत्युक्ते अहं दोषं कृतवती तदर्थं तत्र तस्मिन् वाक्ये अस्मच्छब्दः एव वक्तव्यम्. परन्तु भगिनि, परन्तु अस्मच्छब्दः एव कर्मपदं स्यात् तदर्थम् अग्रिमं वाक्यं पश्यतु. अतः अस्मच्छब्दः एव कर्म भवति. आं भगिनि, इत्युक्ते अहम् इति पदमेव कर्मपदं भवति. किमर्थं चेत् अहं वदामि अहमेव दोषं कृतवती तदर्थम् अहम् इति पदं कर्मपदं कृत्वा तदा वाक्यं वक्तव्यं. तदा वदामि चेत् किं भवति, भवता अहं क्षम्यै. अहं क्षम्यै, भवता अहं क्षम्यै इति रूपं साधुरूपं साधुरूपं. परन्तु अत्र क्षम्यताम् इति वदामश्चेत् तत्र प्रथमपुरुष भवता बालः क्षम्यताम् इति रूपं साधु इति आचार्यः वदति. अतः अस्मच्छब्दः एव, किमर्थं चेत् तत्र यदा कदापि क्षम्यताम् इति वदामश्चेत् आत्मानम् एव कर्तारं मत्वा कर्ता इति चिन्तयित्वा क्षमां याचते, तदर्थं तत्र अस्मच्छब्दः कर्मपदं भवेत्. तथा अत्र पश्यतु, इतोपि पश्यतु, तदा च प्रथमपुरुषप्रयोगः दुष्यति खलु, इत्युक्ते प्रथमपुरुषप्रयोगं कुर्मः चेत् तदा रूपम् असमीचीनम् इत्युक्ते तत्र प्रथमपुरुषकर्मपदं योजयित्वा वदामश्चेत् तत् रूपं साधु नास्ति इति खलु भवतः आशयः इति आचार्यः पृच्छति. अधुना वदतु भगिनि. मम प्रश्नः अस्ति, इदानीं पर्यन्तम् अहं सर्वे क्षम्यताम् इति वदामि, तत् सम्यक् नास्ति न भगिनि? सम्यक् नास्ति. अहं इदानीं चिन्तयामि, क्षम्यै इति वदामि, सम्यक् एव अस्ति. इत्युक्ते अत्र अग्रे पश्यतु, अग्रे किं वदति इत्युक्ते तत् रूपं साधु नास्ति. क्षम्यताम् इति वदामश्चेत् प्रथमपुरुषप्रयोगः भवति, परन्तु आत्मानं कर्तारं मत्वा वयं क्षमां याचयामः, तदर्थम् एतत् ईदृशप्रयोगः साधुः नास्ति. तदा शिष्यः वदति, आं महोदय, क्रियापदस्य प्रथमपुरुषप्रयोगः कथं साधु इति मम जिज्ञासा. अत्र जिज्ञासा इति पदस्य विषये वदतु भगिनि. जिज्ञासा इति ज्ञाधातु तः आगच्छति भगिनि, ज्ञाधातोः रूपं, अपि च इतोपि जी इति उपसर्गः अस्ति वा न, अहं न जानामि भगिनि. जिज्ञासा वृत्तम् अस्ति अत्र, वदतु महोदय, वदतु महोदय. ज्योत्यादिगणे अस्ति, ज्योत्यादि न महोदय. अत्र ज्ञाधातुः सनन्तरूपं, सन् प्रत्ययः जिगमिष्यति, इत्युक्ते इच्छार्थे, यदा कदापि इच्छार्थे वदामश्चेत् सनन्तरूपं योजयामः, प्रेरणार्थे वदामश्चेत् णिजन्तरूपं वदामः, परन्तु अत्र जिज्ञासा इति पदं ज्ञाधातोः सनन्तरूपं, सन् प्रत्ययान्तरूपम्. इत्युक्ते मम जिज्ञासा, इत्युक्ते मम जिज्ञासा अस्ति इत्युक्ते अहं ज्ञातुम् इच्छामि. किं ज्ञातुमिच्छति सः? क्रियापदस्य अस्मिन् वाक्ये क्रियापदस्य प्रथमपुरुषप्रयोगः कथं साधु भवति इति सः शिष्यः आचार्यं पृच्छति. तदा आचार्यः वदति, स्थितस्य गतिः चिन्तनीया इत्यतः उच्यते. इत्युक्ते परम्परा तादृशी अस्ति, स्थितस्य गतिः इत्युक्ते अत्र तादृशरीत्या अत्र परम्परा अस्ति. आं भगिनि, स्थितस्य गतिः चिन्तनीया इत्यतः उच्यते. वदतु भगिनि, उच्यते रूपं किम्? उच्यते इति वदति, वद् धातोतः वद् आगच्छति. उच्यते दिवादिगणे अस्ति भगिनि. अत्र उच्यते इति पदं वच् धातोः कर्मणि लट्, कर्मणि लट्. वच् धातोः लट् लकाररूपं कोऽपि जानाति वा? वच् धातोः लट् आचार्य महोदय, भवान् वदति वा? वदतु भगिनि. वक्ता, वक्ति, वक्ति. आम् आम्, वक्ति. वद् धातोः लट् रूपं वदति, वदति. वच् धातोः वक्ति, वक्ति. आं भगिनि, वक्ति. वच् धातोः कर्मणि लट् उच्यते. ओहो कर्मणि लट् इत्यतः तत्रापि सन्धिः अस्ति, जानाति एव भवति यण्सन्धिः. इत्युक्ते स्थितस्य गतिः तादृशरीत्या अस्ति इत्यतः उच्यते. तत्र कर्मपदं तस्मिन् वाक्ये, क्षम्यताम् इत्यस्मिन् वाक्ये कर्मपदं न अस्मच्छब्दः अपि तु अयं जनः इत्येषः. इत्युक्ते तस्मिन् वाक्ये अयं जनः इति प्रथमपुरुषरूपं योजयित्वा उक्तमस्ति. परन्तु तत्र तस्मिन् वाक्ये निर्देशः तु आत्मनः एव. इत्युक्ते तत्र उद्देशः तु आत्मानं मत्वा एव वदामः. परन्तु पदं प्रथमपुरुषप्रयोगं कुर्मः तत्र. ओ आं भगिनि. अतः अत्र अथवा मम अपराधः. तत्र समीचीनरूपं कथं वक्तव्यम् इत्युक्ते तत्र अन्यः उपायः अपि अस्ति. उपायः कः इत्युक्ते मम अपराधः क्षम्यताम् इति वदामश्चेत् तद्वाक्यं साधवति. अत्र मम अपराधः इति पदद्वयं पूर्वं योजयित्वा, आनुपूर्वी इत्युक्ते वाक्यात् पूर्वं, तत्र पूर्वं योजयित्वा वदामश्चेत् वाक्यं समीचीनं भवति. न तु क्षम्यै इति सम्यक् भवति न भगिनि? अहं क्षम्यै, अहं क्षम्यै. आम् आम्, यदि मम अपराधः प्रथम भवति चेत् तत् क्षम्यताम् इति सम्यक् एव. अत्र विकल्पत्रयमस्ति. विकल्पत्रयम् इत्युक्ते अत्र भवता अहं क्षम्यै इति समीचीनं रूपम्. आम्, नो चेत् मम अपराधः क्षम्यताम् समीचीनं रूपम्. अपराधः क्षम्यताम् इति अपि यदि क्षम्यताम् इति वदामश्चेत् बालः क्षम्यताम् भवत् बालः क्षम्यताम् इति एव अर्थः तत्र. प्रथमपुरुषे अस्ति भगिनि. भगिनि मां क्षम्यताम् इति सम्यक्? मां क्षम्यताम् अत्र मां क्षम्यताम् तत्र तथा न भवति भगिनि. माम् इति पदम् अत्र अहं शब्दस्य द्वितीयान्तं रूपम्. तत्र क्षम्यताम् इति पदं क्रियापदं, क्रियापदं कर्मणि प्रयोगे अस्ति. यथा अहं पूर्वमेव उक्तवती क्षम् धातोः लट् रूपं, साधारणलट् रूपं क्षमते, कर्मणि लट् क्षम्यते, कर्मणि लोट् क्षम्यताम्. परन्तु अस्माकं कृते उत्तमपुरुषरूपम् आवश्यकम्. अहम् इति योजयामि. अहं क्षम्यै, क्षम्यै इति भवते. यदि किन्तु यदि कर्मणि लोट् न इच्छामश्चेत् केवल लोट् लकार इच्छामश्चेत् मां क्षम्यताम् लैक् वर्धताम्. क्षमताम्, क्षमताम्, मां क्षमताम् इति सम्यक् भगिनि. इत्युक्ते अत्र वाक्यं यदि भवती जानाति एव क्षमते इति पदम् आत्मनेपदी, आत्मनेपदी इति कृत्वा आत्मनेपदी लोट् रूपं स्वीकरोतु. साधारणलोट्, साधारणलोट् क्षमताम्, क्षमताम्, क्षमेतां, क्षमन्ताम्. सुन्दरं भगिनि. आनुपूर्वी शब्दस्य अर्थ किम्? आनुपूर्वी, आनुपूर्वी इत्युक्ते अत्र वाक्यात् पूर्वम् अत्र वाक्ये अर्थदृष्ट्या वदामः, अर्थं दृष्ट्वा वदामश्चेत् मम अपराधः इति पदद्वयं योजयित्वा अत्र आनुपूर्वी पूर्वं, तस्मात् पूर्वम् एतत् पदद्वयम् अस्ति चेत् सम्यक्, इतोपि वाक्यं समीचीनं भवति इति अर्थः. यदि अस्मत् शब्दः एव कर्म स्यात् अन्तिमं, अत्र शिष्यः वदति अस्मत् शब्दः एव कर्म स्यात् तर्हि तु क्षम्यै इत्येव स्यात् खलु क्रियापदम्. इत्युक्ते क्षम्यै इति पदम् एव क्रियापदं भवति चेत् तत्र सम्यक् भवति खलु इति सः पृच्छति. तत्र न कोऽपि सन्देहः. तावत् कथा अस्ति भगिनि. विसङ्गतिः तदा अपि न विसङ्गतिः अर्थं किं भगिनि? विसङ्गतिः दोषः नास्ति इति. विसङ्गतिः विसङ्गतिः इत्युक्ते अत्र तथा मम अपराधः क्षम्यताम् इति वदामश्चेत् तत्र कोऽपि दोषः नास्ति. यदि भवान् केवलं क्षम्यताम् इति पदमेव योजयित्वा वक्तुमिच्छति चेत् तदा आनुपूर्वीरूपेण मम अपराधः क्षम्यताम् इति वदति चेत् योजयामश्चेत् सम्यक् अस्ति, न तु तत्रापि दोषः नास्ति इत्युक्ते न विसङ्गतिः इत्युक्ते तत्रापि दोषः नास्ति इति. उत्तमं. अनन्तरं कक्षायां सर्वे क्षम्य इति वदन्तु. वदतु महोदय. अपराधः क्षम्यताम् इति उक्तं चेत् सम्यक् भवति. सम्यक् इत्युक्ते तत्र परम्परा तादृशी अस्ति इति तदर्थमेव वयं तादृशरीत्या वदामः. इत्युक्ते लोके रूढिः रूढार्थः योगार्थः इति वदामः, तत्र लोके तादृशी परम्परा अस्ति. अधुना वयं तस्य परिवर्तनं वयं न कर्तुं शक्नुमः, अतः केवलं क्षम्यताम् एव वदामः. धन्यवादः. धन्यवादः भगिनी. भगिनी एका प्रार्थना.